अथ चतुर्थकाण्डे पञ्चमप्रश्नस्य घनपाठः आरम्भः। नमस्ते ते नमो नमस्ते रुद्र रुद्र ते नमो नमस्ते रुद्र रुद्र ते रुद्र मन्यवे मन्यवे रुद्र ते रुद्र मन्यवे रुद्र मन्यवे मन्यवे रुद्र रुद्र मन्यव उतो उतो मन्यवे रुद्र रुद्र मन्यव उतो मन्यव उतो उतो मन्यवे मन्यव उतो ते त उतो मन्यवे मन्यव उतो ते उतो ते त उतो उतो त इषव इषवे त उतो उतो त इषवे इषवे ते त इषवे नमो नम इषवे ते त इषवे नमः इषवे नमो नम इषव इषवे नमः नम इति नमः नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते ते अस्तु धन्वने धन्वने अस्तु ते ते अस्तु धन्वने धन्वने धन्वने अस्त्वस्तु धन्वने बाहुभ्यां बाहुभ्यां धन्वने अस्तु धन्वने बाहुभ्यान्वने बाहुभ्याम् बाहुभ्याम् धन्वने धन्वने बाहुभ्यामुतोत बाहुभ्याम् धन्वने धन्वने बाहुभ्यामुताभ्यामुतोत बाहुभ्याम् बाहुभ्यामुतते तमुत बाहुभ्याम् बाहुभ्यामुतते बाहुभ्यामिति बाहुभ्यामुतते तमुतोत ते नमो नमस्त उतोत ते नमः ते नमो नमस्ते ते नमः इति नमः यायते यायात इषुरिषुस्ते यायात इषो इषुरिषुस्ते त इषुः शिवतमा शिवतमेषुस्ते त इषुः शिवतमा इषुः शिवतमा शिवतमेषुरिषुः शिवतमा शिवगो शिवगो शिवतमेषुरिषुः शिवतमा शिवम् शिवतमा शिवगो शिवगो शिवतमा शिवतमा शिवम् बभूव बभूव शिवगो शिवतमा शिवतमा शिवम् बभूव शिवतमेति शिवतमा बभूव शिवगो शिवम् बभूवते ते बभूव शिवगो शिवम् बभूवते बभूवते ते बभूव बभूवते धनुर्धनुस्ते बभूव बभूवते धनुः ते धनुर्धनुस्ते ते धनुः धनुरिति धनुः शरव्या शरव्या शिवा शिवा शरव्या याया शरव्या शिवा शिवा शरव्या याया याया शरव्या शरव्या या तव तमया शरव्या शरव्या या तव यातव तमया यातमत यात यातवया यातवतया मत यात यातवतवतया नो नस्त यातवतवतया न यानो नस्त यातया नो रुद्र रुद्र नस्त यातया नो रुद्र नो रुद्र रुद्र नो नो रुद्र मृडय मृडय रुद्र नो नो रुद्र मृडय मृडय मृडय रुद्र रुद्र मृडय मृडयेति मृडयाते ते यायाते रुद्र रुद्र ते यायाते रुद्र ते रुद्र रुद्र ते ते रुद्र शिवा शिवा रुद्र ते ते रुद्र शिवा शिवा शिवा रुद्र रुद्र शिवातनोस्तनो शिवा रुद्र रुद्र शिवातनो शिवातनोस्तनो शिवा शिवातनोरघोराघोरातनोस्तनोरघोरा पापकाशिन्यपापकाशिन्य घोरातनोस्तनोरघोरा पापकाशिनी घोरा पापकाशिन्यपापकाशिन्य घोरा घोरा पापकाशिनी पापकाशिनीत्यपाप यानो नस्त यातयानस्तनुवा तनुवा नस्त यातयानस्तनुवा तनुवा नानस्तनुवा शन्तमया शन्तमया तनुवा नानस्तनुवा शन्तमया तनुवा शन्तमया शन्तमया तनुवा तनुवा शन्तमया गिरिशन्त गिरिशन्त शन्तमया तनुवा तनुवा शन्तमया गिरिशन्त शन्तमया गिरिशन्त गिरिशन्त शन्तमया शन्तमया गिरिशन्ताभ्यभिगिरिशन्त शन्तमया शन्तमया गिरिशन्ताभि शन्तमयेति शम् तमया गिरिशन्ताभ्यभिगिरिशन्त गिरिशन्ताभि चाकशीः चाकशीह्यभिगिरिशन्त गिरिशन्ताभि चाकशीः गिरिशन्तेति गिरिशन्ताभि चाकशीः चाकशीह्यभ्यभिचाकशीः चाकशीः चाकशीः स्वामि संशय्या ಬಭ್ರಸ್ಸು ಮಂಗಲ ಸುಮಂಗಲೋ ಬಭ್ರ ಋತೋತ ಬಭ್ರಸ್ಸು ಮಂಗಲ मङ्गलः सुमङ्गलस्व मङ्गलो बभ्र बभ्रस्व मङ्गलः मङ्गल इति सो मङ्गलः जये ये चेमामिमां जये ये चेमामिमां च चेमा गो रुद्रा रुद्रा इमां च चेमा गो रुद्रा रुद्रा रुद्रा इमामिमा गो रुद्रा अभितो अभितो रुद्रा इमामिमा गो रुद्रा अभितः रुद्रा अभितो अभितो रुद्रा रुद्रा अभितो दिक्षु दिक्ष्वभितो रुद्रा रुद्रा अभितो दिक्षु अभितो दिक्षु दिक्ष्वभितो अभितो दिक्षु श्रुता श्रुता दिक्ष्वभितो अभितो दिक्षु श्रुता श्रुता दिक्षु दिक्षु श्रुता सहस्रशः सहस्रश श्रुता दिक्षु दिक्षु श्रुता सहस्रशः सहस्रश सहस्रश श्रुता श्रुता सहस्रशो वाम सहस्रश श्रुता श्रुता सहस्रशो वाहस्रशो वाम सहस्रश सहस्रशो वैशामे शामप सहस्रश सहस्रशो वैशामस्रश इति सहस्राशः वैशामे शाम वा वैशागो हेडो हेड एषाम वा वैशागो हेडः वैशागो हेडो हेड एषा मे शागो हेड इमह इमहे हेड एषा मे शागो हेड इमहे हेड इमह इमहे हेडो हेड इमहे इमह इति महे जो जो असा वसौ जो वसत्पत्य वसत्पति जो असा वसौ जो वसत्पति जो वसत्पत्य वसत्पति जो जो वसत्पति नीलक्रीवो नीलक्रीवो वसत्पति जो जो वसत्पति नीलक्रीवः वसत्पति नीलग्रीवो नीलग्रीवो वसत्पत्य वसत्पति नीलग्रीवो विलोहितो विलोहितो नीलग्रीवो वसत्पत्य वसत्पति नीलग्रीवो विलोहितः सर्पदीत्यव सर्पदी नीलग्रीवो विलोहितो विलोहितो नीलग्रीवो नीलग्रीवो विलोहितः नीलग्रीव इति नील ग्रीवः लोहित इति वि लोहितः तेन मेन मुतो तैनं गोपा गोपा एन मुतो तैनं गोपा गोपा गोपा एन मेनं गोपा अदृशन् अदृशन् गोपा एन मेनं गोपा अदृशन् गोपा अदृशन् अदृशन् गोपा गोपा अदृशन् अदृशन् अदृशन् अदृशन् गोपा गोपा अदृशन् अदृशन् गोपा इति गोपा अदृशन् अदृशन् अदृशन् अदृशन् अदृशन् उदहार्य उदहार्यो अदृशन् अदृशन् अदृशन् अदृशन् उदहार्यः अदृशन् उदहार्य उदहार्यो अदृशन् अदृशन् उदहार्यः उदहार्य इत्युदहार्यः तैनमेनमुतो तैनं विश्वा विश्वैनमुतो तैनं विश्वा विश्वा विश्वैनमेनं विश्वा भूतानि भूतानि विश्वैनमेनं विश्वा भूतानि विश्वा भूतानि भूतानि विश्वा विश्वा भूतानि सस भूतानि विश्वा विश्वा भूतानि सः भूतानि सस भूतानि भूतानि स दृष्टो दृष्टस्य भूतानि भूतानि स दृष्टः दृष्टो दृष्टस्य स दृष्टो मृडयाति मृडयाति दृष्टस्य स दृष्टो मृडयाति मृडयाति मृडयाति दृष्टो दृष्टो मृडयाति नो नो मृडयाति दृष्टो दृष्टो मृडयाति नः मृडयाति नो नो मृडयाति मृडयाति नः इति नः अस्वस्तु नमो नमो अस्तु नीलग्रीवाय नीलग्रीवाय अस्तु नमो नमो अस्तु नीलग्रीवाय अस्तु नीलग्रीवाय नीलग्रीवायास्त्वस्तु नीलग्रीवाय सहस्राक्षाय सहस्राक्षाय नीलग्रीवायास्त्वस्तु नीलग्रीवाय सहस्राक्षाय नीलग्रीवाय सहस्राक्षाय सहस्राक्षाय नीलग्रीवाय नीलग्रीवाय सहस्राक्षाय मीडृषे मीडृषे सहस्राक्षाय नीलग्रीवाय नीलग्रीवाय सहस्राक्षाय मीडृषे नीलग्रीवायेति नीलग्रीवाय सहस्राक्षाय मीडृषे मीडृषे सहस्राक्षाय सहस्राक्षाय मीडृषे सहस्राक्षायेति सहस्र अक्षाय मीडृष इति मीडृषे अथो ये येथो अथो ये अस्यास्ति येथो अथो ये अस्याथो इत्यथो ये अस्यास्ति ये ये अस्य सत्त्वानः सत्त्वानो अस्य ये ये अस्य सत्त्वानः सत्त्वानः सत्त्वानो अस्यास्य सत्त्वानो हमहगो सत्त्वानो अस्यास्य सत्त्वानो हम सत्त्वानो हमहगो सत्त्वानः सत्त्वानो हन्देभ्यस्तेभ्यो हगो सत्त्वानः सत्त्वानो हन्देभ्यः हन्देभ्यस्तेभ्यो हमहन्तेभ्यो करम करन्तेभ्यो हमहन्तेभ्यो करम् तेभ्यो करम करन्तेभ्यस्तेभ्यो करन्नमो नमो करन्तेभ्यस्तेभ्यो करन्नमः करन्नमो नमो करमकरन्नमः इति नमः च मुञ्च प्रप्रमुञ्च धन्वनो धन्वनो मुञ्च प्रप्रमुञ्च धन्वनः धन्वनो धन्वनो मुञ्च धन्वनस्त्वं त्वं धन्वनो मुञ्च धन्वनस्त्वं धन्वनस्त्वं त्वं धन्वनो धन्वनस्त्वमुभयोरुभयोस्त्वं धन्वनो धन्वनस्त्वमुभयो उभयोरुभयोस्त्वं त्वमुभयोरात्नियोरात्नियोरुभयोस्त्वं त्वमुभयोरात्नियो उभयोरात्नियोरात्नियोरुभयोरुभयोरात्नियोर्ज्यान्ज्यामार्त्नियोरुभयोरुभयोरात्नियोर्ज्यार्त्नियोर्ज्यान्ज्यामार्त्नियोरात्नियोर्ज्यामिद्ज्याश्च तेजयाश्च हस्ते बभूव ते बभूव बभूव ते धनुर्धनुस्ते बभूव बभूव ते धनुः धनुर्धनुस्ते ते धनुः धनुरिति धनुः यास्मानस्मान्त यातु यास्मान् विश्वतो विश्वतो अस्मान्त यातु यास्मान् विश्वतः अस्मान् विश्वतो विश्वतो अस्मानस्मान् विश्वतस्त्वं त्वं विश्वतो अस्मानस्मान् विश्वतस्त्वं विश्वतस्त्वं त्वं विश्वतो विश्वतस्त्वम यक्ष्मया यक्ष्मया त्वं विश्वतो विश्वतस्त्वम यक्ष्मया यक्ष्मया त्वं त्वम यक्ष्मया परिपर्य यक्ष्मया त्वं त्वम यक्ष्मया परि यक्ष्मया परिपर्य यक्ष्मया यक्ष्मया परिभुज भुज पर्य यक्ष्मया यक्ष्मया परिभुजा परिभुज भुज परिभुजा भुजेति भुजा नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते अस्त्रायुधायायुधायास्तु ते अस्त्रायुधाया अस्त्वायुधायायुधायास्त्वस्त्वायुधायाना ृष्णवे उदते त उदोदते नमो नमस्त उदोदते नमः नमो नमस्ते ते नमो बाहुभ्याम् बाहुभ्यान् नमस्ते ते नमो बाहुभ्याम् नमो बाहुभ्याम् बाहुभ्यान् नमो नमो बाहुभ्यान् तव तव बाहुभ्यान् नमो नमो बाहुभ्यान् तव बाहुभ्यान् तव तव बाहुभ्याम् बाहुभ्यान् तव धन्वने धन्वने तव बाहुभ्याम् बाहुभ्यान् तव धन्वने बाहुभ्यामिति बाहुभ्या धन्वने तव तव धन्वने धन्वन इति धन्वने परिते परिपरिते धन्वनो धन्वनस्ते परिपरिते धन्वनः हे धन्वनो धन्वनस्ते ते धन्वनो हेतुर्हेतुर्धन्वनस्ते ते धन्वनो हेतिः धन्वनो हेतुर्हेतुर्धन्वनो धन्वनो हेतिरस्मानस्मान् हेतुर्धन्वनो धन्वनो हेतिरस्मान् हेतिरस्मानस्मान् हेतुर्हेतिरस्मान् वृणक्तु वृणक्त्वस्मान् हेतुर्हेतुरस्मान् वृणक्तु वृणक्तु विश्वतो विश्वतो वृणक्तु वृणक्तु विश्वतो वृणक्तु विश्वतः अथो यो योऽथो अथो य इषुधिर्षुधिर्योऽथो अथो य इषुधिः इत्यथो य इषुधिर्षुधिर्यो य इषुधिस्तव तवेषुधिर्यो य इषुधिस्तव इषुधिरिति आरे अस्मदस्मदार आरे अस्मन्निन्यस्मदार आरे अस्मन्नि निन्यस्मदस्मन्निधेहि तन्दन्धेहिनिधेहि तम् तन्दन्धेहितम् हिरण्यवाहवे हिरण्यवाहवे नमो नमो हिरण्यवाहवे सेनान्ये सेनान्ये हिरण्यवाहवे नमो नमो हिरण्यवाहवे सेनान्ये हिरण्यवाहवे सेनान्ये सेनान्ये हिरण्यवाहवे हिरण्यवाहवे सेनान्ये दिशां दिशाको सेनान्ये हिरण्यवाहवे हिरण्यवाहवे सेनान्ये दिशां हिरण्यवाहव इति हिरण्यवाहवे सेनान्ये दिशां दिशाको सेनान्ये सेनान्ये दिशां च दिशाको सेनान्ये सेनान्ये दिशां च सेनान्य इति सेनान्ये दिशां च दिशां दिशां च पदये पदये च दिशां दिशां च पदये पदये नमो नमस्पदये पदये नमः नमो वृक्षेभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो हरिकेशेभ्यो हरिकेशेभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षेभ्यो हरिकेशेभ्यो हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पशूनागो हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यः पशूनां हरिकेशेभ्यः पशूनां पशूनागो हरिकेशेभ्यो हरिकेशेभ्यः पशूनां पदये पदये पशूनागो हरिकेशेभ्यो हरिकेशेभ्यः पशूनां पदये हरिकेशेभ्य इति हरिकेशेभ्यः पशूनां पदये पदये पशूनां पशूनां पदये नमो नमस्पदये पशूनां पशूनां पदये नमः नमो नमस्पदये पदये नमः नमो नमः स्वस्मिन् स्पिञ्जराय सस्पिञ्जराय नमो नमः सस्पिञ्जराय त्रिषीमते त्रिषीमते सस्पिञ्जराय नमो नमः सस्पिञ्जराय त्रिषीमते स्पिञ्जराय त्रिषीमते त्रिषीमते सस्पिञ्जराय सस्पिञ्जराय त्रिषीमते पथेनाम् पथेनाम् त्रिषीमते सस्पिञ्जराय सस्पिञ्जराय त्रिषीमते पथेनाम् श्रीमते पथीनाम् पथीनाम् त्रिषीमते त्रिषीमते पथीनाम् पतये पतये पथीनाम् त्रिषीमते त्रिषीमते पथीनाम् पतये पथीनाम् पतये पतये पथीनाम् पथीनाम् पतये नमो नमस्पतये पथीनाम् पथीनाम् पतये नमः पतये नमो नमस्पतये पतये नमः नमः नमो बभ्रुषाय बभ्रुषाय नमो नमो बभ्रुषाय विव्याधिने विव्याधिने बभ्रुषाय नमो नमो बभ्रुषाय विव्याधिने बभ्रुषाय विव्याधिने विव्याधिने बभ्रुषाय बभ्रुषाय विव्याधिने नानामन्नानाम् विव्याधिने बभ्रुषाय बभ्रुषाय विव्याधिने व्याधिने नानामन्नानाम् विव्याधिने विव्याधिने नानाम् पतये पतये नानाम् विव्याधिने विव्याधिने नानाम् पतये व्याधिन इति विव्याधिने अन्नानाम् पतये पतये नानामन्नानाम् पतये नमो नमस्पतये नानामन्नानाम् पतये नमः नमो नमः हरिकेशाय नमो नमो हरिकेशायोपवीतन उपवीतने हरिकेशाय नमो नमो हरिकेशायोपवीतने हरिकेशायोपवीतिन उपवीतने हरिकेशाय हरिकेशायोपवीतने पुष्टानाम् पुष्टानामुपवीतने हरिकेशाय हरिकेशायोपवीतने पुष्टाना हरिकेशायेति हरिकेशाय उपवीतने पुष्टानाम् पुष्टानामुपवीतिन उपवीतने पुष्टानाम् पदये पदये पुष्टानामुपवीतिन उपवीतने पुष्टानाम् पदये इत्युपवीतने पुष्टानाम् पदये पदये पुष्टानाम् पुष्टानाम् पदये नमो नमस्पदये पुष्टानाम् पुष्टानाम् पदये नमः नमो नमस्पदये पदये नमः नमो नमः भवस्य भवस्य नमो नमो भवस्य हेत्यै हेत्यै भवस्य नमो नमो भवस्य हेत्यै भवस्य हेत्यै हेत्यै भवस्य भवस्य हेत्यै जगतान् जगतागो हेत्यै भवस्य भवस्य हेत्यै जगता हेत्यै जगतान् जगतागो हेत्यै हेत्यै जगताम् पतये पतये जगतागो हेत्यै हेत्यै जगताम् पतये जगताम् पतये पतये जगतान् जगताम् पतये नमो नमस्पतये जगतान् जगताम् पतये नमः पतये नमो नमस्पतये पतये नमः नमो नमः रुद्राय रुद्राय नमो नमो रुद्राय तथा विन आततापिने रुद्राय नमो नमो रुद्राय तथापिने रुद्राय तथापिन आततापिने रुद्राय रुद्राय तथापिने क्षेत्राणाम् क्षेत्राणामाततापिने रुद्राय रुद्राय तथापिने क्षेत्राणामाततापिने क्षेत्राणाम् क्षेत्राणामाततापिन आततापिने क्षेत्राणाम् पतये पतये क्षेत्राणामाततापिन आततापिने क्षेत्राणाम् पतये आततापिन इत्यातताविने क्षेत्राणाम् पतये पतये क्षेत्राणाम् क्षेत्राणाम् पतये नमो नमस्पतये क्षेत्राणाम् क्षेत्राणाम् पतये नमः पतये नमो नमस्पतये पतये नमः नमो नमः नमः सोताय सोताय नमो नमः सोताय हन्त्याय हन्त्याय सोताय नमो नमः सोताय हन्त्याय सोताय हन्त्याय हन्त्याय सोताय सोताय हन्त्याय वनानाम् वनानाम् हन्त्याय सोताय सोताय हन्त्याय वनानाम् यवनानाम् वनानाम् हन्त्याय हन्त्याय वनानाम् पदये पदये वनानाम् हन्त्याय हन्त्याय वनानाम् पदये वनानाम् पदये पदये वनानाम् वनानाम् पदये नमो नमस्पतये वनानाम् वनानाम् पदये नमः पदये नमो नमस्पतये पदये नमः नमो नमः नमो रोहिताय रोहिताय नमो नमो रोहिताय स्थपतये स्थपतये रोहिताय नमो नमो रोहिताय स्थपतये रोहिताय स्थपतये स्थपतये रोहिताय रोहिताय स्थपतये वृक्षाणाम् वृक्षाणाविस्थपतये रोहिताय रोहिताय स्थपतये वृक्षाणापतये वृक्षाणाम् वृक्षाणाविस्थपतये स्थपतये वृक्षाणाम् पतये पतये वृक्षाणाविस्थपतये स्थपतये वृक्षाणाम् पतये वृक्षाणाम् पतये पतये वृक्षाणाम् वृक्षाणाम् पतये नमो नमस्पतये वृक्षाणाम् वृक्षाणाम् पतये नमः पतये नमो नमस्पतये पतये नमः नमः मन्त्रिणे मन्त्रिणे नमो नमो मन्त्रिणे वाणिजाय वाणिजाय मन्त्रिणे नमो नमो मन्त्रिणे वाणिजाय मन्त्रिणे वाणिजाय वाणिजाय मन्त्रिणे मन्त्रिणे वाणिजाय कक्षाणा वाणिजायाम् कक्षाणाम् वाणिजाय मन्त्रिणे मन्त्रिणे वाणिजाय कक्षाणाम् वाणिजाय कक्षाणाम् कक्षाणाम् वाणिजाय वाणिजाय कक्षाणाम् पदये पदये कक्षाणाम् वाणिजाय वाणिजाय कक्षाणाम् पदये कक्षाणाम् पदये पदये कक्षाणाम् कक्षाणाम् पदये नमो नमस्पदये कक्षाणाम् कक्षाणाम् पदये नमः पदये नमो नमस्पदये पदये नमः नमो नमः भुवन्तये भुवन्तये नमो नमो भुवन्तये वारिवस्कृताय वारिवस्कृताय भुवन्तये नमो नमो भुवन्तये वारिवस्कृताय भुवन्तये वारिवस्कृताय वारिवस्कृताय भुवन्तये भुवन्तये वारिवस्कृताय औषधीनामौषधीनाम् वारिवस्कृताय भुवन्तये भुवन्तये वारिवस्कृताय औषधीनाम् वारिवस्कृताय औषधीनामौषधीनाम् वारिवस्कृताय वारिवस्कृताय औषधीनाम् पदये पदय औषधीनाम् वारिवस्कृताय वारिवस्कृताय औषधीनाम् पदये वारिवस्कृतायेति वारिवः कृताय औषधीनाम् पदये पदय औषधीनामौषधीनाम् पदये नमो नमस्पदय औषधीनामौषधीनाम् पदये नमः नमो नमस्पदये पदये नमः नमो नमः उच्चैर्घोषायोच्चैर्घोषाय नमो नम उच्चैर्घोषायाक्रन्दयत आक्रन्दयत उच्चैर्घोषाय नमो नम उच्चैर्घोषायाक्रन्दयते उच्चैर्घोषायाक्रन्दयत आक्रन्दयत उच्चैर्घोषायोच्चैर्घोषायाक्रन्दयते पत्तीनाम् पन्तीनामाक्रन्दयत उच्चैर्घोषायोच्चैर्घोषायाक्रन्दयते पत्तीनाम् उच्चैर्घोषायेत्युच्चैः घोषायाक्रन्दयते पत्तीनाम् पत्तीनामाक्रन्दयत आक्रन्दयते पत्तीनाम् पदये पदये पत्तीनामाक्रन्दयत आक्रन्दयते पत्तीनाम् पदये क्रन्दयत इत्याक्रन्दयते पत्तीनाम् पदये पदये पत्तीनाम् पत्तीनाम् पदये नमो नमस्पदये पत्तीनाम् पत्तीनाम् पदये नमः नमो नमस्पदये पदये नमः नमो नमः कृष्णवेदाय कृष्णवेदाय नमो नमः कृष्णवेदाय धावते धावते कृष्णवेदाय नमो नमः कृष्णवेदाय धावते कृष्णवेदाय धावते धावते कृष्णवेदाय कृष्णवेदाय धावते सत्त्वनागौ सत्त्वनाम् धावते कृष्णवेदाय कृष्णवेदाय धावते सत्त्वनाम् कृष्णवेदायेति कृष्णवेदाय धावते सत्त्वनागौ सत्त्वनाम् धावते धावते सत्त्वनाम् पदये पदये सत्त्वनाम् धावते धावते सत्त्वनाम् पदये सत्त्वनाम् पदये पदये सत्त्वनागौ सत्त्वनाम् पदये नमो नमस्पदये सत्त्वनागौ सत्त्वनाम् पदये नमः पदये नमो नमस्पदये पदये नमः इति नमः सहमानाय सहमानाय नमो नमः सहमानाय निव्याधिने निव्याधिने सहमानाय नमो नमः सहमानाय निव्याधिने सहमानाय निव्याधिने निव्याधिने सहमानाय सहमानाय निव्याधिन आव्याधिनीनामाव्याधिनीनान्निव्याधिने सहमानाय सहमानाय निव्याधिन आव्याधिनीनाव्याधिन आव्याधिनीनामाव्याधिनीनान्निव्याधिने निव्याधिन आव्याधिनीनाम् पदये पदय आव्याधिनीनान्निव्याधिने निव्याधिन आव्याधिनीनाम् पदये व्याधिन इति निव्याधिने आव्याधिनीनाम् पदये पदय आव्याधिनीनामाव्याधिनीनाम् पदये नमो नमस्पदय आव्याधिनीनामाव्याधिनीनाम् पदये नमः व्याधिनीनामित्याव्याधिनीनापदये नमो नमस्पदये पदये नमः नमो नमः ककुभाय ककुभाय नमो नमः ककुभाय निषङ्गिणे निषङ्गिणे ककुभाय नमो नमः ककुभाय निषङ्गिणे ककुभाय निषङ्गिणे निषङ्गिणे ककुभाय ककुभाय निषङ्गिणे स्तेनानागस्तेनानान्निषङ्गिणे ककुभाय ककुभाय निषङ्गिणे स्तेनानाषङ्गिणे स्तेनानागस्तेनानान्निषङ्गिणे निषङ्गिणे स्तेनानाम् पदये पदये स्तेनानान्निषङ्गिणे निषङ्गिणे स्तेनानाम् पदये सङ्गिण इति निसङ्गिने स्तेनानाम् पदये पदये स्तेनानागुस्तेनानाम् पदये नमो नमस्पदये स्तेनानागुस्तेनानाम् पदये नमः पदये नमो नमस्पदये पदये नमः नमो नमः नमो निषङ्गिणे निषङ्गिणे नमो नमो निषङ्गिण इषु धिमत इषु धिमते निषङ्गिणे नमो नमो निषङ्गिण इषु धिमते निषङ्गिण इषु धिमत इषु धिमते निषङ्गिणे निषङ्गिण इषु धिमते तस्कराणाम् तस्कराणामिषु धिमते निषङ्गिणे निषङ्गिण इषु धिमते तस्कराणाङ्गिण इति निसङ्गिने धिमते तस्कराणाम् तस्कराणामिषु धिमत इषु धिमते तस्कराणाम् पदये पदये तस्कराणामिषु धिमत इषु धिमते तस्कराणाम् पदये धिमत इति शुधि मते तस्कराणाम् पतये पतये तस्कराणाम् तस्कराणाम् पतये नमो नमस्पतये तस्कराणाम् तस्कराणाम् पतये नमः पतये नमो नमस्पतये पतये नमो नमः वञ्चते वञ्चते नमो नमो वञ्चते परिवञ्चते परिवञ्चते वञ्चते नमो नमो वञ्चते परिवञ्चते परिवञ्चते परिवञ्चते वञ्चते वञ्चते परिवञ्चते स्ताजूनागुस्ताजूनाम् परिवञ्चते वञ्चते वञ्चते परिवञ्चते स्ताजूनाञ्चते स्ताजूनागुस्ताजूनाम् परिवञ्चते परिवञ्चते स्ताजूनाम् पतये पतये स्ताजूनाम् परिवञ्चते परिवञ्चते स्ताजूनाम् पतये परिवञ्चत इति परिवञ्चते स्तायूनाम् पतये पतये स्ताजूनागुस्ताजूनाम् पतये नमो नमस्पतये स्ताजूनागुस्ताजूनाम् पतये नमः नमो नमस्पतये पतये नमः नमो नमः नमो निचेरवे निचेरवे नमो नमो निचेरवे परिचराय परिचराय निचेरवे नमो नमो निचेरवे परिचराय निचेरवे निचेरवे परिचरायारण्यानामरण्यानाम् परिचराय निचेरवे निचेरवे परिचरायारण्यानाम् इति निचेरवे नमो नमस्पतये पतये नमः नमो नमः नमस्त्रकाविभ्यस्त्रकाविभ्यो नमो नमस्त्रकाविभ्यो जिघागुंसद्भ्यो जिघागुंसद्भ्यस्त्रकाविभ्यो नमो नमस्त्रकाविभ्यो जिघागुंसद्भ्यः काविभ्यो जिघागुंसद्भ्यो जिघागुंसद्भ्यस्त्रकाविभ्यस्त्रकाविभ्यो आतन्वानेभ्यः प्रतिदधानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आतन्वानेभ्यः प्रतिदधानेभ्यः आ आदन्वानेभ्यः आदन्वानेभ्यः प्रतिदधानेभ्यश्च च प्रतिदधानेभ्यः आदन्वानेभ्यः आदन्वानेभ्यः प्रतिदधानेभ्यश्च आदन्वानेभ्य इत्यान्वानेभ्यः प्रतिदधानेभ्यश्च च प्रतिदधानेभ्यः प्रतिदधानेभ्यश्च वोवश्च प्रतिदधानेभ्यः प्रतिदधानेभ्यश्च वः प्रतिदधानेभ्य इति प्रतिदधानेभ्यः वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमो नमः आयच्छद्भ्य आयच्छद्भ्यो नमो नम आयच्छद्भ्यो विसृजद्भ्यो विसृजद्भ्य आयच्छद्भ्यो नमो नम आयच्छद्भ्यो विसृजद्भ्यः आयच्छद्भ्यो विसृजद्भ्यो विसृजद्भ्य आयच्छद्भ्य आयच्छद्भ्यो विसृजद्भ्यश्च च विसृजद्भ्य आयच्छद्भ्य आयच्छद्भ्यो विसृजद्भ्यश्च आयच्छद्भ्य इत्यायच्छद्भ्यः विसृजद्भ्यश्च च विसृजद्भ्यो विसृजद्भ्यश्च वोश्च विसृजद्भ्यो विसृजद्भ्यश्च वः विसृजद्भ्य इति विसृजद्भ्यः वोश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः स्यद्भ्योऽस्यद्भ्यो नमो नमोऽस्यद्भ्यो विद्यद्भ्यो विद्यद्भ्योऽस्यद्भ्यो नमो नमोऽस्यद्भ्यो विद्यद्भ्यः अस्यद्भ्यो विद्यद्भ्यो विद्यद्भ्योऽस्यद्भ्योऽस्यद्भ्यो विद्यद्भ्यश्च च विद्यद्भ्योऽस्यद्भ्योऽस्यद्भ्यो विद्यद्भ्यश्च अस्यद्भ्य इत्यस्यद् विद्यद्भ्यश्च च विद्यद्भ्यो विद्यद्भ्यश्च वोवश्च विद्यद्भ्यो विद्यद्भ्यश्च वः विद्यद्भ्य इति विद्यद् वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः आसीनेभ्य आसीनेभ्यो नमो नम आसीनेभ्यश्रयानेभ्यश्रयानेभ्य आसीनेभ्यो नमो नम आसीनेभ्यश्रयानेभ्यः आसीनेभ्यश्रयानेभ्यश्रयानेभ्य आसीनेभ्य आसीनेभ्यश्रयानेभ्यश्च दजयानेभ्य आसीनेभ्य आसीनेभ्यश्रयानेभ्यश्च यानेभ्यश्च दशयानेभ्यश्रयानेभ्यश्च वोवश्चयानेभ्यश्रयानेभ्यश्च वः च वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः स्वपद्भ्यो स्वपद्भ्यो नमो नमः स्वपद्भ्यो जाग्रद्भ्यो जाग्रद्भ्य स्वपद्भ्यो नमो नमः स्वपद्भ्यो जाग्रद्भ्यः स्वपद्भ्यो जाग्रद्भ्यो जाग्रद्भ्य स्वपद्भ्य स्वपद्भ्यो जाग्रद्भ्यश्च च जाग्रद्भ्य स्वपद्भ्य स्वपद्भ्यो जाग्रद्भ्यश्च स्वपद्भ्य इति स्वपद् जाग्रद्भ्यश्च च जाग्रद्भ्यो जाग्रद्भ्यश्च वोवश्च जाग्रद्भ्यो जाग्रद्भ्यश्च वः जाग्रद्भ्य इति जाग्रद्भ्यः वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः तिष्ठद्भ्यस्तिष्ठद्भ्यो नमो नमस्तिष्ठद्भ्यो धावद्भ्यो धावद्भ्यस्तिष्ठद्भ्यो नमो नमस्तिष्ठद्भ्यो धावद्भ्यः तिष्ठद्भ्यो धावद्भ्यो धावद्भ्यस्तिष्ठद्भ्यस्तिष्ठद्भ्यो धावद्भ्यश्च धावद्भ्यस्तिष्ठद्भ्यस्तिष्ठद्भ्यो धावद्भ्यश्च तिष्ठद्भ्य इति तिष्ठद्भ्यः धावद्भ्यश्च धावद्भ्यो धावद्भ्यश्च वोवश्च धावद्भ्यो धावद्भ्यश्च वः धावद्भ्य इति धावद्भ्यः वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः सभाभ्यः सभाभ्यो नमो नमः सभाभ्यः सभापतिभ्यः सभापतिभ्यः सभाभ्यो नमो नमः सभाभ्यः सभापतिभ्यः सभाभ्यः सभापतिभ्यः सभापतिभ्यः सभाभ्यः सभाभ्यः सभापतिभ्यश्च च सभापतिभ्यः सभाभ्यः सभाभ्यः सभापतिभ्यश्च सभापतिभ्यश्च च सभापतिभ्यः सभापतिभ्यश्च वोवश्च सभापतिभ्यः सभापतिभ्यश्च वः सभापतिभ्य इति सभापतेभ्यः वोवश्च च वो नमो नमो वश्च च वो नमः नमो नमो वो वो नमः नमो नमः नमो अश्वेभ्यो श्वेभ्यो नमो नमो अश्वेभ्यो स्वपदेभ्यो स्वपदेभ्यो श्वेभ्यो नमो नमो अश्वेभ्यो स्वपदेभ्यः श्वेभ्यो स्वपदेभ्यो स्वपदेभ्यो श्वेभ्यो श्वेभ्यो स्वपदेभ्यश्च चाश्वपदेभ्यो श्वेभ्यो श्वेभ्यो स्वपदेभ्यश्च स्वपदेभ्यश्च चाश्वपदेभ्यो स्वपदेभ्यश्च वोवश्चाश्वपदेभ्यो स्वपदेभ्यश्च वः अश्वपदेभ्य इत्यश्वपदेभ्यः वोवश्च च वो नमो नमो वश्च च वो नमः वो नमो नमो वो वो नमः नम इति नमः आव्याधिनीभ्य आव्याधिनीभ्यो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यो विविध्यन्तीभ्य आव्याधिनीभ्यो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यः आव्याधिनीभ्यो विविध्यन्तेभ्यो विविध्यन्तेभ्यः आव्याधिनीभ्य आव्याधिनीभ्यो विविध्यन्तेभ्यश्च च विविध्यन्तेभ्यः आव्याधिनीभ्य आव्याधिनीभ्यो विविध्यन्तेभ्यश्च व्याधिनीभ्य इत्या व्याधिनीभ्यः विविध्यं देभ्यश्च च विविध्यं देभ्यो विविध्यं देभ्यश्च वावश्च विविध्यं देभ्यो विविध्यं देभ्यश्च वः विविध्यं देभ्य इति विविध्यं देभ्यः वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः उगणाभ्य उगणाभ्यो नमो नम उगणाभ्यस्तृगोहतेभ्यस्तृगोहतेभ्य उगणाभ्यो नमो नम उगणाभ्यस्तृगोहतेभ्यः उगणाभ्यस्तृगोहतेभ्यस्तृगोहतेभ्य उगणाभ्य उगणाभ्यस्तृगोहतेभ्यश्च चतुर्गोहतेभ्य उगणाभ्य उगणाभ्यस्तृगोहतेभ्यश्चगोहतेभ्यश्च चतुर्गोहतेभ्यस्तृगोहतेभ्यश्च वावस्तृगोहतेभ्यस्तृगोहतेभ्यश्च वः वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः वृक्षेभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो वृत्सपतिभ्यो वृत्सपतिभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो वृत्सपतिभ्यः वृक्षेभ्यो वृत्सपतिभ्यो वृत्सपतिभ्यो वृक्षेभ्यो वृत्सेभ्यो वृत्सपतिभ्यश्च वृत्सपतिभ्यो वृक्षेभ्यो वृत्सेभ्यो वृत्सपतिभ्यश्च वृत्सपतिभ्यश्च वृत्सपतिभ्यो वृत्सपतिभ्यश्च वावश्च वृत्सपतिभ्यो वृत्सपतिभ्यश्च वः वृत्सपतिभ्य इति वृत्सपतिभ्यः वावश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः नमो व्रातेभ्यो व्रातेभ्यो नमो नमो व्रातेभ्यो व्रातपदेभ्यो व्रातपदेभ्यो व्रातेभ्यो नमो नमो व्रातेभ्यो व्रातपदेभ्यः व्रातेभ्यो व्रातपदेभ्यो व्रातपदेभ्यो व्रातेभ्यो व्रातेभ्यो व्रातपदेभ्यश्च व्रातपदेभ्यो व्रातेभ्यो व्रातेभ्यो व्रातपदेभ्यश्च व्रातपदेभ्यश्च च व्रातपदेभ्यो व्रातपदेभ्यश्च वोश्च व्रातपदेभ्यो व्रातपदेभ्यश्च वः व्रातपदेभ्य इति व्रातपदेभ्यः वोश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः गणेभ्यो गणेभ्यो नमो नमो गणेभ्यो गणपतिभ्यो गणपतिभ्यो गणेभ्यो नमो नमो गणेभ्यो गणपतिभ्यः गणेभ्यो गणपतिभ्यो गणपतिभ्यो गणेभ्यो गणेभ्यो गणपतिभ्यश्च च गणपतिभ्यो गणेभ्यो गणेभ्यो गणपतिभ्यश्च गणपतिभ्यश्च च गणपतिभ्यो गणपतिभ्यश्च वोश्च गणपतिभ्यो गणपतिभ्यश्च वः गणपतिभ्य इति गणपतिभ्यः वोश्च च वो नमो नमो वश्च वो नमः वो नमो नमो वो वो नमः वो नमः नमो विरूपेभ्यो विरूपेभ्यो नमो नमो विरूपेभ्यो विश्वरूपेभ्यो विश्वरूपेभ्यो विरूपेभ्यो नमो नमो विरूपेभ्यो विश्वरूपेभ्यः विरूपेभ्यो विश्वरूपेभ्यो विश्वरूपेभ्यो विरूपेभ्यो विरूपेभ्यो विश्वरूपेभ्यश्च च विश्वरूपेभ्यो विरूपेभ्यो विरूपेभ्यो विश्वरूपेभ्यश्च विरूपेभ्य इति विरूपेभ्यः विश्वरूपेभ्यश्च च विश्वरूपेभ्यो विश्वरूपेभ्यश्च वावश्च विश्वरूपेभ्यो विश्वरूपेभ्यश्च वः विश्वरूपेभ्य इति विश्वरूपेभ्यः वावश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः नमो महद्भ्यो महद्भ्यो नमो नमो महद्भ्यः क्षुल्लकेभ्यः क्षुल्लकेभ्यो महद्भ्यो नमो नमो महद्भ्यः क्षुल्लकेभ्यः महद्भ्यः क्षुल्लकेभ्यः क्षुल्लकेभ्यो महद्भ्यो महद्भ्यः क्षुल्लकेभ्यश्च क्षुल्लकेभ्यो महद्भ्यो महद्भ्यः क्षुल्लकेभ्यश्च महद्भ्य इति महद् क्षुल्लकेभ्यश्च क्षुल्लकेभ्यः क्षुल्लकेभ्यश्च वावश्च क्षुल्लकेभ्यः क्षुल्लकेभ्यश्च वः वावश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः नमो ऋथिभ्यो ऋथिभ्यो नमो नमो ऋथिभ्यो ऋथेभ्यो ऋथेभ्यो ऋथिभ्यो नमो नमो ऋथिभ्यो ऋथेभ्यः ऋथिभ्यो ऋथेभ्यो ऋथेभ्यो ऋथिभ्यो ऋथिभ्यो ऋथेभ्यश्च ऋथेभ्यो ऋथिभ्यो ऋथिभ्यो ऋथेभ्यश्च ऋथिभ्य इति रथेभ्यः रथेभ्यश्च रथेभ्यो रथेभ्यश्च वोश्च रथेभ्यो रथेभ्यश्च वः वोश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः रथेभ्यो रथेभ्यो नमो नमो रथेभ्यो रथपदेभ्यो रथपदेभ्यो रथेभ्यो नमो नमो रथेभ्यो रथपदेभ्यः रथेभ्यो रथपदेभ्यो रथपदेभ्यो रथेभ्यो रथेभ्यो रथपदेभ्यश्च रथपदेभ्यो रथेभ्यो रथेभ्यो रथपदेभ्यश्च रथपदेभ्यश्च च रथपदेभ्यो रथपदेभ्यश्च वोवश्च रथपदेभ्यो रथपदेभ्यश्च वः रथपतिभ्य इति रथपतिभ्यः अश्च च भो नमो नमो वश्च च भो नमः नमो नमो वो भो नमः नमो नमः सेनाभ्यस्येनाभ्यो नमो नमस्येनाभ्यस्येनानिभ्यस्येनानिभ्यस्येनाभ्यो नमो नमस्येनाभ्यस्येनानिभ्यः सेनानिभ्यश्च वोवश्च सेनानिभ्यश्चेनानिभ्यश्च सेनानिभ्य इति सेनानेभ्यः वोवश्च वो नमो नमो वश्च वो नमः नमो नमो वो वो नमः नमो नमः शत्रुभ्यः क्षत्रुभ्यो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यः सङ्ग्रहेतृभ्यः शत्रुभ्यो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यः शत्रुभ्यः सङ्ग्रहेतृभ्यः सङ्ग्रहेतृभ्यः क्षत्रुभ्यः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च सङ्ग्रहेतृभ्यः क्षत्रुभ्यः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च सङ्ग्रहेतृभ्यः सङ्ग्रहेतृभ्यश्च वावश्च सङ्ग्रहेतृभ्यः सङ्ग्रहेतृभ्यश्च वः सङ्ग्रहेतृभ्य इति सङ्ग्रहेतृभ्यः वावश्च वो नमो नमोवश्च वो नमः नमो नमो वो वो नमः नमो नमः नमस्तक्षभ्यस्तक्षभ्यो नमो नमस्तक्षभ्यो रथकारेभ्यो रथकारेभ्यस्तक्षभ्यो नमो नमस्तक्षभ्यो रथकारेभ्यः रथकारेभ्यो रथकारेभ्यो रथकारेभ्यस्तक्षभ्यस्तक्षभ्यो रथकारेभ्यश्च रथकारेभ्यस्तक्षभ्यस्तक्षभ्यो रथकारेभ्यश्च दक्षभ्य इति दक्षाभ्यः रथकारेभ्यश्च रथकारेभ्यो रथकारेभ्यश्च वोमश्च रथकारेभ्यो रथकारेभ्यश्च रथकारेभ्य इति रथकारेभ्यः वो नमो नमोवश्च वो नमः नमो नमो वो वो नमः नमो नमः कुलालेभ्यः कुलालेभ्यो नमो नमः कुलालेभ्यः कर्मारेभ्यः कर्मारेभ्यः कुलालेभ्यो नमो नमः कुलालेभ्यः कर्मारेभ्यः कुलालेभ्यः कर्मारेभ्यः कर्मारेभ्यः कुलालेभ्यः कुलालेभ्यः कर्मारेभ्यश्च कर्मारेभ्यः कुलालेभ्यः कुलालेभ्यः कर्मारेभ्यश्च कर्मारेभ्यश्च कर्मारेभ्यः कर्मारेभ्यश्च वावश्च कर्मारेभ्यः कर्मारेभ्यश्च वो नमो नमो वस्तु वो नमः नमो नमो वो वो नमः नमो नमः पुञ्जष्टेभ्यः पुञ्जष्टेभ्यो नमो नमः पुञ्जष्टेभ्यो निषादेभ्यो निषादेभ्यः पुञ्जष्टेभ्यो नमो नमः पुञ्जष्टेभ्यो निषादेभ्यः पुञ्जष्टेभ्यो निषादेभ्यो निषादेभ्यः पुञ्जष्टेभ्यः पुञ्जष्टेभ्यो निषादेभ्यश्च निषादेभ्यः पुञ्जष्टेभ्यः पुञ्जष्टेभ्यो निषादेभ्यश्च निषादेभ्यश्च निषादेभ्यो निषादेभ्यश्च वोवश्च निषादेभ्यो निषादेभ्यश्च वोवश्च वो नमो नमोवश्च वो नमः नमो नमो वो वो नमः नमो नमः इषवृद्भ्य इषवृद्भ्यो नमो नम इषवृद्भ्यो धन्वकृद्भ्यो धन्वकृद्भ्य इषकृद्भ्यो नमो नम इषकृद्भ्यो धन्वकृद्भ्यः इषकृद्भ्यो धन्वकृद्भ्यो धन्वकृद्भ्य इषकृद्भ्य इषकृद्भ्यो धन्वकृद्भ्यश्च धन्वकृद्भ्य इषकृद्भ्य इषकृद्भ्यो धन्वकृद्भ्यश्च इषकृद्भ्य इति इषकृद्भ्यः धन्वकृद्भ्यश्च धन्वकृद्भ्यो धन्वकृद्भ्यश्च वावश्च धन्वकृद्भ्यो धन्वकृद्भ्यश्च वः धन्वकृद्भ्य इति धन्वकृद्भ्यः वावश्च वो नमो नमोवश्च वो नमः नमो नमो वो वो नमः नमो नमः नमो मृगयुभ्यो मृगयुभ्यो नमो नमो मृगयुभ्यः स्वनिभ्यः स्वनिभ्यो मृगयुभ्यो नमो नमो मृगयुभ्यः स्वनिभ्यः मृगयुभ्यः स्वनिभ्यः स्वनिभ्यो मृगयुभ्यो मृगयुभ्यः स्वनिभ्यश्च दुश्वनिभ्यो मृगयुभ्यो मृगयुभ्यः स्वनिभ्यश्च मृगयोभ्य इति मृगयोभ्यः स्वनिभ्यश्च दुश्वनिभ्यः स्वनिभ्यश्च वावश्च स्वनिभ्यः स्वनिभ्यश्च वः स्वनिभ्य इति स्वनिभ्यः वावश्च वो नमो नमोवश्च वो नमः नमो नमो वो वो नमः नमः स्वभ्यस्वभ्यो नमो नमः स्वभ्यस्वपदेभ्यस्वभ्यो नमो नमः स्वभ्यस्वपदेभ्यः स्वभ्यस्वपदेभ्यस्वभ्यस्वभ्यस्वपदेभ्यश्च स्वपदेभ्यः वो नमो नमो नमः वो नमो नमो वो नमः इति नमः नमो भवाय भवाय नमो नमो भवाय च भवाय नमो नमो भवाय च भवाय च भवाय भवाय च रुद्राय रुद्राय च भवाय भवाय च रुद्राय रुद्राय रुद्राय च च रुद्राय च च रुद्राय च च रुद्राय च रुद्राय च च रुद्राय रुद्राय च नमो नमश्च रुद्राय रुद्राय च नमः नमो नमश्च धनमः सर्वाय सर्वाय नमश्च धनमः सर्वाय सर्वाय सर्वाय नमो नमः सर्वाय च च सर्वाय नमो नमः सर्वाय च सर्वाय च च सर्वाय सर्वाय च पशुपतये पशुपतये च सर्वाय सर्वाय च पशुपतये पशुपतये पशुपतये च च पशुपतये च च पशुपतये च च पशुपतये च पशुपतये च च पशुपतये पशुपतये च नमो नमश्च पशुपतये पशुपतये च नमः पशुपतय इति पशुपतये नमो नमश्च धनमो नीलग्रीवाय नीलग्रीवाय नमश्च धनमो नीलग्रीवाय नमो नीलग्रीवाय नीलग्रीवाय नमो नमो नीलग्रीवाय च च नीलग्रीवाय नमो नमो नीलग्रीवाय च नीलग्रीवाय च च नीलग्रीवाय नीलग्रीवाय च श्रीकण्ठाय श्रीकण्ठाय च नीलग्रीवाय नीलग्रीवाय च श्रीकण्ठाय नीलग्रीवाय च नीलग्रीवाय श्रीकण्ठाय श्रीकण्ठाय च च श्रीकण्ठाय च च श्रीकण्ठाय च च श्रीकण्ठाय च श्रीकण्ठाय च च श्रीकण्ठाय श्रीकण्ठाय च नमो नमश्च श्रीकण्ठाय श्रीकण्ठाय च नमः श्रीकण्ठाय श्रीकण्ठाय नमो नमश्च नमः कवर्दिने कवर्दिने नमश्च नमः कवर्दिने नमः कवर्दिने कवर्दिने नमो नमः कवर्दिने च च कवर्दिने नमो नमः कवर्दिने च कवर्दिने च च कवर्दिने कवर्दिने च व्युप्तकेशाय व्युप्तकेशाय च कवर्दिने कवर्दिने च व्युप्तकेशाय व्युप्तकेशाय व्युप्तकेशाय च व्युप्तकेशाय च व्युप्तकेशाय च व्युप्तकेशाय च व्युप्तकेशाय च व्युप्तकेशाय व्युप्तकेशाय च नमो नमश्च व्युप्तकेशाय व्युप्तकेशाय च नमः व्युप्तकेशाय व्युप्तकेशाय नमो नमश्च नमः सहस्राक्षाय सहस्राक्षाय नमश्च नमः सहस्राक्षाय सहस्राक्षाय सहस्राक्षाय नमो नमः सहस्राक्षाय च सहस्राक्षाय नमो नमः सहस्राक्षाय च सहस्राक्षाय च सहस्राक्षाय सहस्राक्षाय च शतधन्वने शतधन्वने च सहस्राक्षाय सहस्राक्षाय च शतधन्वने सहस्राक्षाय सहस्राक्षाय शतधन्वने शतधन्वने च शतधन्वने च शतधन्वने च शतधन्वने च शतधन्वने च शतधन्वने शतधन्वने च नमो नमश्च शतधन्वने शतधन्वने च नमः शतधन्वन इति शतधन्वने नमो नमश्च नमो गिरिशाय गिरिशाय नमश्च नमो गिरिशाय नमो गिरिशाय गिरिशाय नमो नमो गिरिशाय च च गिरिशाय नमो नमो गिरिशाय च गिरिशाय च च गिरिशाय गिरिशाय च शिपिविष्टाय शिपिविष्टाय च गिरिशाय गिरिशाय च शिपिविष्टाय शिपिविष्टाय शिपिविष्टाय च च शिपिविष्टाय च च शिपिविष्टाय च च शिपिविष्टाय च शिपिविष्टाय च च शिपिविष्टाय शिपिविष्टाय च नमो नमश्च शिपिविष्टाय शिपिविष्टाय च नमः शिपिविष्टायेति शिपिविष्टाय नमो नमश्च नमो मेढुष्टमाय मेढुष्टमाय नमश्च नमो मेढुष्टमाय नमो मेढुष्टमाय मेढुष्टमाय नमो नमो मेढुष्टमाय च च मेढुष्टमाय नमो नमो मेढुष्टमाय च मेढुष्टमाय च च मेढुष्टमाय मेढुष्टमाय चेशुमत इषुमते च मेढुष्टमाय मेढुष्टमाय चेशुमते मेढुष्टमायेति मेढुष्टमाय चेशुमत इषुमते च चेशुमते च चेशुमते च चेशुमते च चेशुमत इषुमते च नमो नमश्चेशुमत इषुमते च नमः इषुमत इतिषुमते नमो नमश्च नमो ह्रस्वाय ह्रस्वाय नमश्च नमो ह्रस्वाय नमो ह्रस्वाय ह्रस्वाय नमो नमो ह्रस्वाय च ह्रस्वाय नमो नमो ह्रस्वाय च ह्रस्वाय च ह्रस्वाय ह्रस्वाय च वामनाय वामनाय च ह्रस्वाय ह्रस्वाय च वामनाय वामनाय वामनाय च वामनाय च च वामनाय च च वामनाय च वामनाय च वामनाय वामनाय च नमो नमश्च वामनाय वामनाय च नमः नमो नमश्च नमो बृहते बृहते नमश्च नमो बृहते बृहते बृहते नमो नमो बृहते च बृहते नमो नमो बृहते च बृहते च बृहते बृहते च वर्षीयसे वर्षीयसे च बृहते बृहते च वर्षीयसे वर्षीयसे वर्षीयसे च वर्षीयसे च वर्षीयसे च वर्षीयसे च वर्षीयसे च वर्षीयसे वर्षीयसे ऋषीयसे च नमो नमश्च वर्षीयसे वर्षीयसे च नमः नमश्च च नमो वृद्धाय वृद्धाय नमश्च च नमो वृद्धाय वृद्धाय वृद्धाय नमो नमो वृद्धाय च वृद्धाय नमो नमो वृद्धाय च वृद्धाय च वृद्धाय वृद्धाय च संवृध्वने संवृध्वने च वृद्धाय वृद्धाय च संवृध्वने संवृध्वने संवृध्वने च संवृध्वने च संवृध्वने च संवृध्वने च संवृध्वने च संवृध्वने संवृध्वने च नमो नमश्च संवृध्वने संवृध्वने च नमः संवृध्वन इति संवृध्वने नमश्च च नमो अग्र्याय अग्र्याय नमश्च च नमो अग्र्याय नमो अग्र्याय अग्र्याय नमो नमो अग्र्याय चाग्र्याय नमो नमो अग्र्याय चाग्र्याय चाग्र्याय अग्र्याय च प्रथमाय प्रथमाय चाग्र्याय अग्र्याय च प्रथमाय प्रथमाय प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय प्रथमाय च नमो नमश्च प्रथमाय प्रथमाय च नमः च नमो नमश्च च नम आशव आशवे नमश्च च नम आशवे आशवे नमो नम आशवे चाशवे नमो नम आशवे च आशवे चाशव आशवे चाधिराय जिराय चाशव आशवे चाधिराय जिराय जिराय चाधिराय चाधिराय चाधिराय च अधिराय चाधिराय जिराय च नमो नमश्चाधिराय जिराय च नमः नमस्ते नमः शीघ्रियाय शीघ्रियाय नमस्ते नमः शीघ्रियाय नमः शीघ्रियाय शीघ्रियाय नमो नमः शीघ्रियाय च शीघ्रियाय नमो नमः शीघ्रियाय च शीघ्रियाय च शीघ्रियाय शीघ्रियाय च शीघ्रियाय शीघ्रियाय च शीघ्रियाय शीघ्रियाय च शीघ्रियाय शीघ्रियाय शीघ्रियाय च शीघ्रियाय च शीघ्रियाय च शीघ्रियाय च शीघ्रियाय च शीघ्रियाय शीघ्रियाय च नमो नमश्च शीघ्रियाय शीघ्रियाय च नमः च नमो नमश्च च नम ओर्म्याय ओर्म्याय नमश्च च नम ओर्म्याय ओर्म्याय ओर्म्याय नमो नम ओर्म्याय च चोर्म्याय नमो नम ओर्म्याय च ओर्म्याय च चोर्म्यायोर्म्याय जावस्वन्यायावस्वन्याय चोर्म्यायोर्म्याय जावस्वन्याय जावस्वन्यायावस्वन्याय जावस्वन्याय जावस्वन्याय नमो नमश्चावस्वन्यायावस्वन्याय च नमः स्वन्यायेत्यवस्वन्याय नमो नमश्च च नम स्रोतस्याय स्रोतस्याय नमश्च च नम स्रोतस्याय स्रोतस्याय स्रोतस्याय नमो नम स्रोतस्याय स्रोतस्याय नमो नम स्रोतस्याय च स्रोतस्याय च स्रोतस्याय स्रोतस्याय च द्वेप्याय द्वेप्याय च स्रोतस्याय स्रोतस्याय च द्वेप्याय द्वीप्याय द्वीप्याय च द्वीप्याय च द्वीप्याय च द्वीप्याय च द्वेप्याय च द्वेप्याय द्वेप्याय च नमो ज्येष्ठाय ज्येष्ठाय नमो नमो ज्येष्ठाय च ज्येष्ठाय नमो नमो ज्येष्ठाय च ज्येष्ठाय च ज्येष्ठाय ज्येष्ठाय च कनिष्ठाय कनिष्ठाय च ज्येष्ठाय ज्येष्ठाय च कनिष्ठाय कनिष्ठाय कनिष्ठाय च कनिष्ठाय च कनिष्ठाय च कनिष्ठाय च कनिष्ठाय च कनिष्ठाय कनिष्ठाय च नमो नमश्च कनिष्ठाय कनिष्ठाय च नमः च नमो नमश्च च नमः पूर्वजाय पूर्वजाय नमश्च च नमः पूर्वजाय पूर्वजाय पूर्वजाय नमो नमः पूर्वजाय च पूर्वजाय नमो नमः पूर्वजाय च पूर्वजाय च पूर्वजाय पूर्वजाय चापरजाय परजाय च पूर्वजाय पूर्वजाय चापरजाय पूर्वजायेति पूर्वजाय चापरजाय परजाय च चापरजाय च चापरजाय च चापरजाय चापरजाय च चापरजाय परजाय च नमो नमश्चापरजाय परजाय च नमः परजायेत्यपराजाय नमो नमश्च नमो मध्यमाय मध्यमाय नमश्च नमो मध्यमाय नमो मध्यमाय मध्यमाय नमो नमो मध्यमाय च मध्यमाय नमो नमो मध्यमाय च मध्यमाय च मध्यमाय मध्यमाय चापगल्भायापगल्भाय च मध्यमाय मध्यमाय चापगल्भाय चापगल्भायापगल्भाय चापगल्भाय चापगल्भाय चापगल्भाय चापगल्भाय चापगल्भायापगल्भाय च नमो नमश्चापगल्भायापगल्भाय च नमः अपगल्भायेत्यपगल्भाय नमो नमश्च नमो जघन्याय जघन्याय नमश्च नमो जघन्याय नमो जघन्याय जघन्याय नमो नमो जघन्याय च जघन्याय नमो नमो जघन्याय च जघन्याय च जघन्याय जघन्याय च बुद्धियाय बुद्धियाय च जघन्याय जघन्याय च बुद्धियाय बुद्धियाय बुद्धियाय च बुद्धियाय च बुद्धियाय च बुद्ध बुद्धियाय च बुद्धियाय बुद्धियाय बुद्धियाय च नमो नमस्ते बुद्धियाय बुद्धियाय च नमः च नमो नमस्ते च नमः सोऽभ्याय सोऽभ्याय नमस्ते च नमः सोऽभ्याय सोऽभ्याय सोऽभ्याय नमो नमस्सोऽभ्याय च सोऽभ्याय नमो नमस्सोऽभ्याय च सोऽभ्याय च सोऽभ्याय सोऽभ्याय च प्रतिसर्याय प्रतिसर्याय च सोऽभ्याय सोऽभ्याय च प्रतिसर्याय प्रतिसर्याय प्रतिसर्याय च प्रतिसर्याय च प्रतिसर्याय च प्रतिसर्याय च प्रतिसर्याय प्रतिसर्याय च नमो नमश्च प्रतिसर्याय प्रतिसर्याय च नमः प्रतिसर्यायेति प्रतिसर्याय नमो नमश्च नमो याम्याय याम्याय नमश्च नमो याम्याय याम्याय याम्याय नमो नमो याम्याय च याम्याय नमो नमो याम्याय च याम्याय च क्षेम्याय क्षेम्याय च याम्याय याम्याय च क्षेम्याय क्षेम्याय क्षेम्याय च क्षेम्याय च क्षेम्याय च क्षेम्याय च क्षेम्याय च क्षेम्याय च नमो नमश्च क्षेम्याय क्षेम्याय च नमः नमो नमस्ते नम उर्वर्यायोर्वर्याय नमस्ते नम उर्वर्याय उर्वर्यायोर्वर्याय नमो नम उर्वर्याय चोर्वर्याय नमो नम उर्वर्याय चर्याय चोर्वर्यायोर्वर्याय च खल्याय खल्याय चोर्वर्यायोर्वर्याय च खल्याय खल्याय खल्याय च खल्याय च खल्याय च खल्याय च खल्याय च खल्याय खल्याय च नमो नमश्च खल्याय खल्याय च नमो नमस्य च नमः श्लोक्याय श्लोक्याय नमश्च च नमः श्लोक्याय श्लोक्याय श्लोक्याय नमो नमः श्लोक्याय श्लोक्याय नमो नमः श्लोक्याय च श्लोक्याय श्लोक्याय चावसान्यायावसान्याय च श्लोक्याय श्लोक्याय चावसान्याय अवसान्याय च चावसान्याय अवसान्याय च नमो नमश्चावसान्याय अवसान्याय च नमः अवसान्यायेत्यवसान्याय नमो नमश्च च नमो वन्याय वन्याय नमश्च च नमो वन्याय वन्याय वन्याय नमो नमो वन्याय च वन्याय नमो नमो वन्याय च वन्याय च वन्याय वन्याय च कक्ष्याय कक्ष्याय कक्ष्याय च कक्ष्याय कक्ष्याय कक्ष्याय च कक्ष्याय च नमो नमश्च कक्ष्याय कक्ष्याय च नमः नमो नमश्च च नमः श्रवाय श्रवाय नमश्च च नमः श्रवाय नमः श्रवाय श्रवाय नमो नमः श्रवाय च श्रवाय नमो नमः श्रवाय श्रवाय श्रवाय प्रतिश्रवाय प्रतिश्रवाय प्रतिश्रवाय श्रवाय प्रतिश्रवाय प्रतिश्रवाय प्रतिश्रवाय प्रतिश्रवाय प्रतिश्रवाय च श्रवाय प्रतिश्रवाय प्रतिश्रवाय च नमो नमश्च प्रतिश्रवाय प्रतिश्रवाय च नमः प्रतिश्रवायेति प्रतिश्रवाय नमो नमस्तु जनम आशुषेणायाशुषेणाय नमश्च जनम आशुषेणाय आशुषेणायाशुषेणाय नमो नम आशुषेणाय चाशुषेणाय नमो नम आशुषेणाय च आशुषेणाय चाशुषेणायाशुषेणाय चाशुरथायाशुरथाय चाशुषेणायाशुषेणाय चाशुरथाय आशुषेणायेत्याशु सेनाय चाशुरथायाशुरथाय चाशुरथाय चाशुरथाय चाशुरथाय च आशुरथाय चाशुरथायाशुरथाय च नमो नमश्चाशुरथायाशुरथाय च नमः आशुरथायेत्याशुरथाय नमो नमश्च नमशूराय शूराय नमश्च नमशूराय शूराय शूराय नमो नमशूराय चशूराय नमो नमशूराय च शूराय चशूराय शूराय दावभिन्दते वभिन्दते चशूराय शूराय दावभिन्दते दावभिन्दते वभिन्दते च चावभिन्दते च चावभिन्दते च चावभिन्दते च वभिन्दते च चावभिन्दते वभिन्दते च नमो नमश्चावभिन्दते वभिन्दते च नमः भिन्दत इत्यवभिन्दते नमो नमश्च नमो वर्मिणे वर्मिणे नमश्च नमो वर्मिणे वर्मिणे वर्मिणे नमो नमो वर्मिणे च वर्मिणे नमो नमो वर्मिणे च वर्मिणे च वर्मिणे वर्मिणे च वरोथिने वरोथिने च वर्मिणे वर्मिणे च वरोथिने वरोथिने वरोथिने च वरोथिने च वरोथिने च वरोथिने च वरोथिने च वरोथिने वरोथिने च नमो नमश्च वरोथिने वरोथिने च नमः बिल्मिने बिल्मिने नमश्च नमो बिल्मिने नमो बिल्मिने बिल्मिने नमो नमो बिल्मिने च बिल्मिने नमो नमो बिल्मिने च बिल्मिने च बिल्मिने बिल्मिने च कवचने कवचने च बिल्मिने बिल्मिने च कव कवचिने च च वचिने कवचिने च च कवचिने च च कवचिने च च कवचिने च च नमो नमश्च कवचिने कवचिने च नमः नमो नमश्च नमः श्रुताय श्रुताय नमश्च नमः श्रुताय श्रुताय श्रुताय नमः नमः श्रुताय श्रुताय नमः नमः श्रुताय च श्रुताय च श्रुतसेनाय श्रुतसेनाय च श्रुताय श्रुताय च श्रुतसेनाय श्रुतसेनाय श्रुतसेनाय च श्रुतसेनाय च श्रुतसेनाय च श्रुतसेनाय च श्रुतसेनाय श्रुतसेनाय च सेनायेति श्रुता सेनाय सेति च दुन्दुभ्याय दुन्दुभ्याय नमो नमो दुन्दुभ्याय दुन्दुभ्याय नमो नमो दुन्दुभ्याय च दुन्दुभ्याय च दुन्दुभ्याय दुन्दुभ्याय च हनन्याय हनन्याय च दुन्दुभ्याय दुन्दुभ्याय च हनन्याय हनन्याय हनन्याय च हनन्याय च हनन्याय च हनन्याय च हनन्याय च हनन्याय हनन्याय च नमो नमश्च हनन्याय हनन्याय च नमः हनन्यायेत्य हनन्याय नमो नमश्च नमो धृष्णवे धृष्णवे नमश्च नमो धृष्णवे धृष्णवे धृष्णवे नमो नमो धृष्णवे धृष्णवे नमो नमो धृष्णवे च धृष्णवे च धृष्णवे धृष्णवे च प्रमृषाय प्रमृषाय च धृष्णवे धृष्णवे च प्रमृषाय प्रमृषाय प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय प्रमृषाय च नमो नमश्च प्रमृषाय प्रमृषाय च नमः मृषायेति प्रमृषाय नमो नमश्च नमो दूताय दूताय नमश्च नमो दूताय नमो दूताय दूताय नमो नमो दूताय च दूताय नमो नमो दूताय च दूताय च दूताय दूताय च प्रहिताय प्रहिताय च दूताय दूताय च प्रहिताय प्रहिताय प्रहिताय च प्रहिताय च प्रहिताय च प्रहिताय च प्रहिताय च प्रहिताय प्रहिताय च नमो नमश्च प्रहिताय प्रहिताय च नमः प्रहितायेति प्रहिताय नमो नमश्च नमो निषङ्गिणे निषङ्गिणे नमश्च नमो निषङ्गिणे नमो निषङ्गिणे निषङ्गिणे नमो नमो निषङ्गिणे च निषङ्गिणे नमो नमो निषङ्गिणे च निषङ्गिणे च निषङ्गिणे निषङ्गिणे चेषु धिमत इषु धिमते च निषङ्गिणे निषङ्गिणे चेषु धिमते षङ्गिण इति निसङ्गिणे चेषु धिमत इषु धिमते च चेषु धिमते च चेषु धिमते च चेषु धिमते च धिमत इति शुधिमते नमस्तेक्ष्णेशवे तीक्ष्णेशवे नमो नमस्तेक्ष्णेशवे च तीक्ष्णेशवे नमो नमस्तेक्ष्णेशवे च तीक्ष्णेशवे तीक्ष्णेशवे तीक्ष्णेशवे च युधिन आयुधिने च तीक्ष्णेशवे तीक्ष्णेशवे च युधिने तीक्ष्णेशव इति तीक्ष्ण इषवे आयुधिन आयुधिने च युधिने चायुधिने चायुधिने आयुधिने चायुधिन आयुधिने च नमो नमश्चायुधिन आयुधिने च नमः नमश्च नमस्वायुधाय स्वायुधाय नमश्च नमस्वायुधाय नमस्वायुधाय स्वायुधाय नमो नमस्वायुधाय च स्वायुधाय नमो नमस्वायुधाय च आयुधाय च स्वायुधाय स्वायुधाय च सुधन्वने सुधन्वने च स्वायुधाय स्वायुधाय च सुधन्वने स्वायुधायेति सो आयुधाय सुधन्वने सुधन्वने च सुधन्वने च सुधन्वने च सुधन्वने च सुधन्वने च सुधन्वने सुधन्वने च नमो नमश्च सुधन्वने सुधन्वने च नमः सुधन्वन इति सुधन्वने नमो नमश्च जनमश्रुत्याय श्रुत्याय नमश्च जनमश्रुत्याय श्रुत्याय श्रुत्याय नमो नमश्रुत्याय च श्रुत्याय नमो नमश्रुत्याय श्रुत्याय च श्रुत्याय श्रुत्याय च वत्स्याय वत्स्याय च श्रुत्याय श्रुत्याय च वत्स्याय वत्स्याय वत्स्याय च वत्स्याय च वत्स्याय च वत्स्याय च वत्स्याय च वत्स्याय वत्स्याय च नमो नमश्च वत्स्याय वत्स्याय च नमः नमो नमस्तु नमः काट्याय काट्याय नमस्तु नमः काट्याय काट्याय काट्याय नमो नमः काट्याय च काट्याय नमो नमः काट्याय च काट्याय च काट्याय काट्याय च नीप्याय नीप्याय च काट्याय काट्याय च नीप्याय च नीप्याय नीप्याय च नीप्याय च नीप्याय च नमो नमश्च नीप्याय नीप्याय च नमः नमो नमश्च नमः सूद्याय सूद्याय नमश्च नमः सूद्याय सूद्याय सूद्याय नमो नमः सूद्याय च सूद्याय नमो नमः सूद्याय च सूद्याय च सूद्याय सूद्याय च सरस्याय सरस्याय च सूद्याय सूद्याय च सरस्याय सरस्याय सरस्याय च सरस्याय च सरस्याय च सरस्याय च सरस्याय च सरस्याय सरस्याय च नमो नमश्च सरस्याय सरस्याय च नमः नमो नमश्च नमो नाद्याय नमो नाद्याय नाद्याय नमो नमो नाद्याय च नाद्याय नमो नमो नाद्याय च नाद्याय च नाद्याय नाद्याय च वैशन्ताय वैशन्ताय च नाद्याय नाद्याय च वैशन्ताय च वैशन्ताय वैशन्ताय च वैशन्ताय च वैशन्ताय च वैशन्ताय वैशन्ताय च नमो नमश्च वैशन्ताय वैशन्ताय नमो नमश्च नमः कोप्याय कोप्याय नमश्च नमः कोप्याय कोप्याय कोप्याय नमो नमः कोप्याय च कोप्याय नमो नमः कोप्याय च कोप्याय च कोप्याय कोप्याय च वट्याय वट्याय च कोप्याय कोप्याय च वट्याय वट्याय वट्याय च वट्याय च वट्याय च वट्याय च वट्याय च वट्याय वट्याय च नमो नमश्च वट्याय वट्याय च नमः नमो नमश्च नमो वर्ष्याय वर्ष्याय नमश्च नमो वर्ष्याय नमो वर्ष्याय वर्ष्याय नमो नमो वर्ष्याय च वर्ष्याय नमो नमो वर्ष्याय च वर्ष्याय च वर्ष्याय वर्ष्याय च वर्ष्याय वर्ष्याय च वर्ष्याय वर्ष्याय च वर्ष्याय वर्ष्याय वर्ष्याय च वर्ष्याय च वर्ष्याय च वर्ष्याय च वर्ष्याय च वर्ष्याय वर्ष्याय च नमो नमश्च वर्ष्याय वर्ष्याय च नमः च नमो नमश्च नमो मेघ्याय मेघ्याय नमश्च नमो मेघ्याय नमो मेघ्याय मेघ्याय नमो नमो मेघ्याय च मेघ्याय नमो नमो मेघ्याय च मेघ्याय च मेघ्याय मेघ्याय च विद्युत्याय विद्युत्याय च मेघ्याय मेघ्याय च विद्युत्याय विद्युत्याय विद्युत्याय च विद्युत्याय च विद्युत्याय च विद्युत्याय च विद्युत्याय च विद्युत्याय विद्युत्याय च नमो नमश्च विद्युत्याय विद्युत्याय च नमः विद्युत्यायेति विद्युत्याय नमो नमश्च नम ईध्रियायेध्रियाय नमश्च नम ईध्रियाय ईध्रियायेध्रियाय नमो नम ईध्रियाय चेध्रियाय नमो नम ईध्रियाय च ईध्रियाय चेध्रियायेध्रियाय चादप्याय दप्याय चेध्रियायेध्रियाय चादप्याय चादप्याय दप्याय चादप्याय चादप्याय चादप्याय चादप्याय चादप्याय दप्याय च नमो नमश्च दप्याय दप्याय च नमः दप्याय नमो नमश्च नमो वात्याय वात्याय नमश्च नमो वात्याय वात्याय वात्याय नमो नमो वात्याय च वात्याय नमो नमो वात्याय च वात्याय च वात्याय वात्याय च रेश्मियाय रेश्मियाय च वात्याय वात्याय च रेश्मियाय रेश्मियाय रेश्मियाय च रेश्मियाय च रेश्मियाय च रेश्मियाय च रेश्मियाय च रेश्मियाय रेश्मियाय च नमो नमश्च रेश्मियाय रेश्मियाय च नमः नमो नमश्च नमो वास्तव्याय वास्तव्याय नमश्च नमो वास्तव्याय नमो वास्तव्याय वास्तव्याय नमो नमो वास्तव्याय च वास्तव्याय नमो नमो वास्तव्याय च वास्तव्याय च वास्तव्याय वास्तव्याय च वास्तवाय वास्तवाय च वास्तव्याय वास्तव्याय च वास्तवाय वास्तवाय वास्तवाय च वास्तवाय च वास्तवाय च वास्तवाय च वास्तवाय च वास्तवाय वास्तवाय च वास्तवायेति वास्तवाय ेति च नमः सोमाय सोमाय नमो नमः सोमाय च सोमाय नमो नमः सोमाय च सोमाय च सोमाय सोमाय च रुद्राय रुद्राय च सोमाय सोमाय च रुद्राय रुद्राय रुद्राय च रुद्राय च रुद्राय च रुद्राय च रुद्राय च रुद्राय रुद्राय च नमो नमश्च रुद्राय रुद्राय च नमः नमो नमश्च नमः नमस्ताम्राय ताम्राय नमश्च च नमस्ताम्राय नमस्ताम्राय ताम्राय नमो नमस्ताम्राय च ताम्राय नमो नमस्ताम्राय च ताम्राय च ताम्राय ताम्राय चारुणाय अरुणाय च ताम्राय ताम्राय चारुणाय चारुणाय अरुणाय च चारुणाय च चारुणाय च चारुणाय च अरुणाय च चारुणाय अरुणाय च नमो नमश्चारुणाय अरुणाय च नमः नमो नमश्च च नमः शङ्गाय शङ्गाय नमश्च च नमः शङ्गाय शङ्गाय शङ्गाय नमो नमः शङ्गाय च शङ्गाय नमो नमः शङ्गाय च शङ्गाय च शङ्गाय शङ्गाय च पशुपतये पशुपतये च शङ्गाय शङ्गाय च पशुपतये पशुपतये पशुपतये च पशुपतये च पशुपतये च पशुपतये च पशुपतये च पशुपतये पशुपतये च नमो नमश्च पशुपतये पशुपतये च नमः पशुपतय इति पशुपतये नमो नमश्च च नम उग्रायोग्राय नमश्च च नम उग्राय उग्रायोग्राय नमो नम उग्राय च चोग्राय नमो नम उग्राय च उग्राय च चोग्रायोग्राय च भीमाय भीमाय चोग्रायोग्राय च भीमाय भीमाय भीमाय च भीमाय च भीमाय च भीमाय च भीमाय च भीमाय भीमाय च नमो नमश्च भीमाय भीमाय च नमः च नमो नमस्य च नमो अग्रे वधाय अग्रे वधाय नमस्य च नमो अग्रे वधाय नमो अग्रे वधाय अग्रे वधाय नमो नमो अग्रे वधाय च चाग्रे वधाय नमो नमो अग्रे वधाय च अग्रे वधाय च चाग्रे वधाय अग्रे वधाय च दूरे वधाय चाग्रे वधाय अग्रे वधाय च दूरे वधाय अग्रे वधायेत्यग्रे वधाय दूरे वधाय दूरे वधाय च दूरे वधाय च दूरे वधाय च दूरे वधाय च दूरे वधाय च दूरे वधाय दूरे वधाय च नमो नमश्च दूरे वधाय च नमः दूरे वधायेत दूरे वधाय नमो नमश्च च नमो हन्त्रे हन्त्रे नमश्च च नमो हन्त्रे नमो हन्त्रे हन्त्रे नमो हन्त्रे च हन्त्रे नमो नमो हन्त्रे च हन्त्रे च हन्त्रे हन्त्रे च हनीयसे च हन्त्रे हन्त्रे च हनीयसे हनीयसे च हनीयसे च हनीयसे च नमो नमश्च हनीयसे हनीयसे च नमः नमो नमश्च च नमो वृक्षेभ्यो नमश्च च नमो वृक्षेभ्यः वृक्षेभ्यो नमो नमो वृक्षेभ्यो हरिकेशेभ्यो हरिकेशेभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षेभ्यो हरिकेशेभ्यो हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यो नमो नमो हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यो नमः हरिकेशेभ्यो नमो नमो हरिकेशेभ्यो हरिकेशेभ्यो नमस्ताराय ताराय नमो हरिकेशेभ्यो हरिकेशेभ्यो नमस्ताराय हरिकेशेभ्य इति हरिकेशेभ्यः नमस्ताराय ताराय नमो नमस्ताराय नमो नमस्ताराय नमो नमस्ताराय नमः ताराय नमो नमस्ताराय ताराय नमः शम्भवे शम्भवे नमस्ताराय ताराय नमः शम्भवे नमः शम्भवे शम्भवे नमो नमः शम्भवे च शम्भवे नमो नमः शम्भवे च शम्भवे च शम्भवे शम्भवे च मयो भवे च शम्भवे शम्भवे च मयो भवे शम्भव इति शम् भवे चमयो भवे मयो भवे च चमयो भवे च चमयो भवे च चमयो भवे च यो भवे च चमयो भवे मयो भवे च नमो नमश्चमयो भवे मयो भवे च नमः मयो भव इति मयः भवे नमो नमश्च च नमः शङ्कराय शङ्कराय नमश्च च नमः शङ्कराय नमः शङ्कराय शङ्कराय नमो नमः शङ्कराय च शङ्कराय नमो नमः शङ्कराय च शङ्कराय च शङ्कराय शङ्कराय य चमयस्कराय मयस्कराय च शङ्कराय शङ्कराय च मयस्कराय शङ्करायेति शम् मयस्कराय मयस्कराय च मयस्कराय च मयस्कराय च मयस्कराय च मयस्कराय च मयस्कराय मयस्कराय च नमो नमश्च मयस्कराय मयस्कराय च नमः मयस्करायेति मयः कराय नमो नमश्च च नमः शिवाय शिवाय नमश्च च नमः शिवाय नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च शिवतराय शिवतराय च शिवाय शिवाय च शिवतराय शिवतराय शिवतराय च शिवतराय च शिवतराय च शिवतराय च शिवतराय च शिवतराय शिवतराय च नमो नमस्य शिवतराय शिवतराय च नमः शिवतरायेति शिवतराय च नमो नमस्य च नमस्तेऽर्थ्याय तीर्थ्याय नमस्य च नमस्तेऽर्थ्याय तीर्थ्याय तीर्थ्याय नमो नमस्तेऽर्थ्याय च तीर्थ्याय नमो नमस्तेऽर्थ्याय च तीर्थ्याय च तीर्थ्याय तीर्थ्याय च कौल्याय कौल्याय च तीर्थ्याय तीर्थ्याय च कौल्याय कौल्याय कौल्याय च चकौल्याय च चकौल्याय च चकौल्याय च कौल्याय च चकौल्याय कौल्याय च नमो नमश्च कौल्याय कौल्याय च नमः नमो नमस्ति च नमः पार्याय पार्याय नमस्ति च नमः पार्याय पार्याय पार्याय नमो नमः पार्याय च पार्याय नमो नमः पार्याय च पार्याय च पार्याय पार्याय च पार्याय पार्याय च पार्याय पार्याय च पार्याय पार्याय पार्याय च पार्याय च पार्याय च पार्याय च पार्याय च पार्याय पार्याय च नमो नमश्च पार्याय पार्याय च नमः नमो नमश्च नमः प्रतरणाय प्रतरणाय नमश्च नमः प्रतरणाय प्रतरणाय प्रतरणाय नमो नमः प्रतरणाय च प्रतरणाय नमो नमः प्रतरणाय च प्रतरणाय च प्रतरणाय प्रतरणाय चोत्तरणायोत्तरणाय च प्रतरणाय प्रतरणाय चोत्तरणाय प्रतरणायेति प्रतरणायोत्तरणायोत्तरणाय चोत्तरणाय चोत्तरणाय चोत्तरणाय चोत्तरणाय चोत्तरणायोत्तरणाय च नमो नमश्चोत्तरणायोत्तरणाय च नमः उत्तरणायेत्युतोत्तरणाय नमो नमश्च नमः तार्याय तार्याय नमश्च नमः तार्याय नमः तार्याय तार्याय नमो नमः तार्याय च तार्याय नमो नमः तार्याय च तार्याय च तार्याय तार्याय च लाज्याय लाज्याय च तार्याय तार्याय च लाज्याय तार्यायेत्यार्याय लाज्याय लाज्याय च लाज्याय च लाज्याय च लाज्याय च लाज्याय च लाज्याय लाज्याय च नमो नमश्च लाज्याय लाज्याय च नमः लाज्यायेत्या लाज्याय नमो नमश्च नमश्चष्प्याय शष्प्याय नमश्च नमश्चष्प्याय शष्प्याय शष्प्याय नमो नमश्चष्प्याय षष्प्याय नमो नमश्चष्प्याय च षष्प्याय दशष्प्याय षष्प्याय दफेन्याय फेन्याय चषष्प्याय षष्प्याय दफेन्याय फेन्याय फेन्याय च दफेन्याय च दफेन्याय च दफेन्याय च फेन्याय च दफेन्याय फेन्याय च नमो नमश्च फेन्याय फेन्याय च नमः नमो नमश्च नमस्य गत्याय सिगत्याय नमस्य नमस्य गत्याय नमस्य गत्याय सिगत्याय नमो नमस्य गत्याय च सिगत्याय नमो नमस्य गत्याय च गत्याय सिगत्याय सिगत्याय च प्रवाह्याय प्रवाह्याय च सिगत्याय सिगत्याय च प्रवाह्याय प्रवाह्याय प्रवाह्याय च प्रवाह्याय च प्रवाह्याय च प्रवाह्याय च प्रवाह्याय च प्रवाह्याय च प्रवाह्याय प्रवाह्याय च प्रवाह्यायेति प्रवाह्याय इति च नम हिरण्याय हिरण्याय नमो नम हिरण्याय च हिरण्याय नमो नम हिरण्याय च हिरण्याय च हिरण्याय हिरण्याय च प्रवक्ष्याय प्रवक्ष्याय च हिरण्याय हिरण्याय च प्रवक्ष्याय प्रवक्ष्याय प्रवक्ष्याय च प्रवक्ष्याय च प्रवक्ष्याय च प्रवक्ष्याय च प्रवक्ष्याय च प्रवक्ष्याय प्रवक्ष्याय च नमो नमश्च प्रवक्ष्याय प्रवक्ष्याय च नमः प्रवक्ष्यायेति प्रवक्ष्याय नमश्च नमः किगोशिलाय किगोशिलाय नमश्च नमः किगोशिलाय नमः किगोशिलाय किगोशिलाय नमो नमः किगोशिलाय च किगोशिलाय नमो नमः किगोशिलाय च किगोशिलाय च किगोशिलाय किगोशिलाय च क्षयणाय क्षयणाय च किगोशिलाय कुंशिलाय क्विकुंशिलाय चक्षयणाय क्षेणाय क्षेणाय च चक्षेणाय च चक्षेणाय च चक्षेणाय च क्षेणाय च चक्षयणाय क्षयणाय च नमो नमश्चक्षयणाय क्षयणाय च नमः नमो नमश्च धनमः कपर्दिने कपर्दिने नमस्ते धनमः कपर्दिने नमः कपर्दिने कपर्दिने नमो नमः कपर्दिने च कपर्दिने नमो नमः कपर्दिने च कपर्दिने च कपर्दिने कपर्दिने च पुलस्तये पुलस्तये च कपर्दिने कपर्दिने च पुलस्तये पुलस्तये पुलस्तये च पुलस्तये च पुलस्तये च पुलस्तये च पुलस्तये च पुलस्तये पुलस्तये च नमो नमश्च पुलस्तये पुलस्तये च नमः नमो नमश्च नमो गोष्ठ्याय गोष्ठ्याय नमश्च नमो गोष्ठ्याय नमो गोष्ठ्याय गोष्ठ्याय नमो नमो गोष्ठ्याय च जगोष्ठ्याय नमो नमो गोष्ठ्याय च गोष्ठ्याय च जगोष्ठ्याय गोष्ठ्याय च गृह्याय गृह्याय च गोष्ठ्याय गोष्ठ्याय च गृह्याय गोष्ठ्यायेति गोष्ठ्याय गृह्याय गृह्याय च गृह्याय च गृह्याय च गृह्याय च गृह्याय च गृह्याय गृह्याय च नमो नमश्च गृह्याय गृह्याय च नमः नमो नमश्च नमस्तल्प्याय तल्प्याय नमश्च नमस्तल्प्याय नमस्तल्प्याय तल्प्याय नमो नमस्तल्प्याय च तल्प्याय नमो नमस्तल्प्याय च तल्प्याय च तल्प्याय तल्प्याय च गेह्याय गेह्याय च तल्प्याय तल्प्याय च गेह्याय गेह्याय गेह्याय च गेह्याय च गेह्याय च गेह्याय च गेह्याय च गेह्याय गेह्याय च नमो नमश्च गेह्याय गेह्याय च नमः नमो नमश्च नमः काट्याय काट्याय नमश्च नमः काट्याय काट्याय काट्याय नमो नमः काट्याय च काट्याय नमो नमः काट्याय च काट्याय च काट्याय काट्याय जगः परेष्ठा जगः परेष्ठाय च काट्याय काट्याय जगः परेष्ठाय परेष्ठाय जगः परेष्ठाय च जगः परेष्ठाय च जगः परेष्ठाय च जगः परेष्ठाय च परेष्ठाय च जगः परेष्ठा जगः परेष्ठाय च नमो नमश्च जगः परेष्ठा जगः परेष्ठाय च नमः परेष्ठाय जगः परेष्ठाय नमो नमश्च नमो हृदयाय हृदयाय नमश्च नमो हृदयाय हृदयाय हृदयाय नमो नमो हृदयाय जद हृदयाय नमो नमो हृदयाय च हृदयाय जद हृदयाय हृदयाय जनिवेश्याय निवेश्याय ज हृदयाय हृदयाय जनिवेश्याय निवेश्याय निवेश्याय जद निवेश्याय जद निवेश्याय जद निवेश्याय ज निवेश्याय जद निवेश्याय निवेश्याय ज नमो नमश्च निवेश्याय निवेश्याय ज नमः निवेश्याय निवेश्याय नमो नमश्च नमः पागो सव्याय पागो सव्याय नमश्च नमः पागो सव्याय पागो सव्याय पागो सव्याय नमो नमः पागो सव्याय च पागो सव्याय नमो नमः पागो सव्याय च पागो सव्याय च पागो सव्याय पागो सव्याय च रजस्याय रजस्याय च पागो सव्याय पागो सव्याय च रजस्याय रजस्याय रजस्याय च रजस्याय च रजस्याय च रजस्याय च रजस्याय च नमो नमश्च रजस्याय रजस्याय च नमः नमश्च नमः शुष्क्याय शुष्क्याय नमश्च नमः शुष्क्याय नमः शुष्क्याय नमो नमः शुष्क्याय च शुष्क्याय च शुष्क्याय शुष्क्याय च हरित्याय हरित्याय च शुष्क्याय शुष्क्याय च हरित्याय हरित्याय हरित्याय च हरित्याय च हरित्याय च हरित्याय च हरित्याय च हरित्याय च हरित्याय हरित्याय च नमो नमश्च हरित्याय हरित्याय हरित्याय नमः नमो नमश्च नमो लोप्याय लोप्याय नमश्च नमो लोप्याय लोप्याय लोप्याय नमो नमो लोप्याय जलोप्याय नमो नमो लोप्याय च लोप्याय जलोप्याय लोप्याय चोलप्यायोलप्याय जलोप्याय लोप्याय चोलप्याय चोलप्याय च चोलप्याय चोलप्याय च नमो नमश्चोलप्यायोलप्याय च नमः ओर्व्यायोर्व्याय नम नम ओर्व्याय च चोर्व्याय नम नम ओर्व्याय च ओर्व्याय च चोर्व्याय सौर्म्याय सौर्म्याय सौर्म्याय चोर्व्याय सौर्म्याय सौर्म्याय सौर्म्याय च सौर्म्याय च सौर्म्याय सौर्म्याय सौर्म्याय च नमो नमश्च सौर्म्याय सौर्म्याय च नमः च नमो नमश्च नमः पर्ण्याय पर्ण्याय नमश्च नमः पर्ण्याय पर्ण्याय पर्ण्याय नमो नमः पर्ण्याय च पर्ण्याय नमो नमः पर्ण्याय च पर्ण्याय च पर्ण्याय पर्ण्याय च पर्णसद्याय पर्णसद्याय च पर्ण्याय पर्ण्याय च पर्णसद्याय पर्णसद्याय पर्णसद्याय च पर्णसद्याय च पर्णसद्याय च पर्णसद्याय च पर्णसद्याय च पर्णसद्याय पर्णसद्याय च नमो नमश्च पर्णसद्याय पर्णसद्याय च नमः पर्णसद्यायेति पर्ण सद्याय नमो नमश्च धनमोपगुरमाणायापगुरमाणाय नमश्च धनमोपगुरमाणायापगुरमाणायापगुरमाणाय नमो नमोपगुरमाणाय चापगुरमाणाय नमो नमोपगुरमाणाय चापगुरमाणाय चापगुरमाणायापगुरमाणाय चाभिघ्नते विघ्नते चापगुरमाणायापगुरमाणाय चाभिघ्नते गुरमाणायेत्यपगुरमाणाय चाभिघ्नते विघ्नते चाभिघ्नते चाभिघ्नते चाभिघ्नते च भिघ्नते विघ्नते च नमो नमश्चाभिघ्नते विघ्नते च नमः अभिघ्नत इत्यभिघ्नते नमश्च जनम आख्यदत आख्यदते नमश्च जनम आख्यदते नम आख्यदत आख्यदते नमो नम आख्यदते चाख्यदते नमो नम आख्यदते चाख्यदते चाख्यदत आख्यदते च प्रख्यदते प्रख्यदते च आख्यदत आख्यदते च प्रख्यदते आख्यदत इत्याख्यदते प्रख्यदते प्रख्यदते च प्रख्यदते च प्रख्यदते च प्रख्यदते च प्रख्यदते च प्रख्यदते प्रख्यदते च नमो नमश्च प्रख्यदते प्रख्यदते च नमः प्रख्यदत इति प्रख्यदते नमो नमश्च धनमो वो वो नमश्च धनमो वः वो वो नमो नमो वः किरिकेभ्यः किरिकेभ्यो वो नमो नमो वः किरिकेभ्यः किरिकेभ्यः किरिकेभ्यो वो वः किरिकेभ्यो देवानाम् देवानाम् किरिकेभ्यो वो वः किरिकेभ्यो देवानाम् किरिकेभ्यो देवानाम् देवानाम् किरिकेभ्यः किरिकेभ्यो देवानाकम् हृदयेभ्यो हृदयेभ्यो देवानाम् किरिकेभ्यः किरिकेभ्यो देवानाकम् हृदयेभ्यः देवानाकम् हृदयेभ्यो हृदयेभ्यो देवानाम् देवानाकम् हृदयेभ्यो नमो नमो हृदयेभ्यो देवानाम् देवानाकम् हृदयेभ्यो नमः हृदयेभ्यो नमो नमो हृदयेभ्यो हृदयेभ्यो नमो विक्षीणकेभ्यो विक्षीणकेभ्यो नमो हृदयेभ्यो हृदयेभ्यो नमो विक्षीणकेभ्यः विक्षीणकेभ्यो विक्षीणकेभ्यो नमो नमो विक्षीणकेभ्यो नमो नमो विक्षीणकेभ्यो नमो नमो विक्षीणकेभ्यो नमः विक्षीणकेभ्यो नमो नमो विक्षीणकेभ्यो विक्षीणकेभ्यो नमो विजन्मत्केभ्यो विजन्मत्केभ्यो नमो विक्षीणकेभ्यो विक्षीणकेभ्यो नमो विजन्मत्केभ्यः विक्षीणकेभ्य इति वे क्षीणकेभ्यः विजन्मत्केभ्यो नमो नमो विजन्मत्केभ्यो नमो नमो विजन्मत्केभ्यो नमो नमो विजन्मत्केभ्यो नमः विजन्मत्केभ्यो नमो नमो विजन्मत्केभ्यो विजन्मत्केभ्यो नम आनिर्हतेभ्य आनिर्हतेभ्यो नमो विजन्मत्केभ्यो विजन्मत्केभ्यो नम आनिर्हतेभ्यः विजन्मत्केभ्य इति विजन्मत्केभ्यः आनिर्हतेभ्य आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमः आनिर्हतेभ्यो नमो नम आनिर्हतेभ्य आनिर्हतेभ्यो नम आमीवत्केभ्य आमीवत्केभ्यो नम आनिर्हतेभ्य आनिर्हतेभ्यो नम आमीवत्केभ्यः आनिर्हतेभ्य इत्यानिः हतेभ्यः आमीवत्केभ्य आमीवत्केभ्यो नमो नम आमीवत्केभ्यः आमीवत्केभ्य इत्यामीवत्केभ्यः अन्धसोत्रापेत्रापे अन्धसस्पदे पदेऽन्धसोत्रापेत्रापे अन्धसस्पदे अन्धसस्पदे पदेऽन्धसो अन्धसस्पदे दरिद्रद्दरिद्रत्पदेऽन्धसो अन्धसस्पदे दरिद्रत् दरिद्रद्दरिद्रत्पदे पदे दरिद्रन्नीललोहितनीललोहित दरिद्रत्पदे पदे दरिद्रन्नीललोहित दरिद्रन्नीललोहितनीललोहित दरिद्रद्दरिद्रन्नीललोहित नीललोहितेति नीला लोहिता येषाम् पुरुषाणाम् पुरुष पुरुषाणामेषामेषाम् पुरुषाणामेषामेषाम् पुरुषाणामेषामेषाम् पुरुषाणामेषाम् पुरुषाणामेषामेषाम् पुरुषाणाम् पुरुषाणामेषाम् पशूनाम् पशूनामेषाम् पुरुषाणाम् पुरुषाणामेषाम् पशूनामेषाम् पशूनाम् पशूनामेषामेषाम् पशूनाम् माम पशूनामेषामेषाम् पशूनाम् पशूनाम् माम पशूनाम् पशूनाम् माभेर्भेर्मा पशूनाम् पशूनाम् माभेर्मामाभेर्मामाभेर्मामाभेर्मामाभेर्मारो अरो माभेर्भेर्मारः मारो अरो मामा रो मो मो अरो मामा रो मो मो मो अरो अरो मो एषामेषाम् मो अरो अरो मो एषाम् एषामेषाम् मो मो एषाम् किं किमेषाम् मो मो एषाम् किम् मो इति मो एषाम् किं किमेषामेषाम् किञ्चन जन किमेषामेषाम् किञ्चन किञ्चन जन किं किञ्चन मम दाम मच्चन किं किञ्चन ममत् चन मम दाम मच्चन जन ममत् मदित्या ममत् जाते तेजा जाते रुद्र रुद्र तेजा जाते रुद्र रुद्र रुद्र ते ते रुद्र शिवा शिवा रुद्र ते ते रुद्र शिवा रुद्र शिवा शिवा रुद्र रुद्र शिवातनोस्तनो शिवा रुद्र रुद्र शिवातनो शिवातनोस्तनो शिवा शिवातनो शिवा शिवातनो शिवा शिवातनो शिवा शिवा शिवातनोस्तनो शिवा विश्वाह भेदजे विश्वाह भेदजे शिवातनोस्तनो शिवा विश्वाह भेदजे शिवा विश्वाह भेषजे विश्वाह भेषजे शिवा शिवा विश्वाह भेषजे विश्वाह भेषजेति विश्वाह भेषजे रुद्रस्य रुद्रस्य शिवा शिवा रुद्रस्य भेषजे भेषजे रुद्रस्य शिवा शिवा रुद्रस्य भेषजे रुद्रस्य भेषजे भेषजे रुद्रस्य रुद्रस्य भेषजे तया तया भेषजे रुद्रस्य रुद्रस्य भेषजे तया भेषजे तया तया भेषजे भेषजे तया नो नस्तया भेषजे भेषजे तया नः तया नो नस्तया तया नो मृड मृड नस्तया तया नो मृड मृड मृड नो नो मृड जीवसे जीवसे मृड नो नो मृड जीवसे जीवसे जीवसे मृड मृड जीवसे जीवस इति जीवसे मागो रुद्राय रुद्राये मामिमागो रुद्राय तमसे तमसे रुद्राये मामिमागो रुद्राय तमसे रुद्राय तमसे तमसे रुद्राय रुद्राय तमसे कवर्तिने कवर्तिने तमसे रुद्राय रुद्राय तमसे कवर्तिने तमसे कवर्तिने कवर्तिने तमसे तमसे कवर्तिने क्षेत्रे राय कवर्तिने तमसे तमसे कवर्तिने क्षयत्विराय क्षयत्विराय कवर्तिने कवर्तिने क्षयत्विराय प्रप्रक्षयत्विराय कवर्तिने कवर्तिने क्षयत्विराय प्रक्षयद्विराय प्रप्रक्षयद्विराय क्षयद्विराय प्रभरामहे भरामहे प्रक्षयद्विराय क्षयद्विराय प्रभरामहे क्षयद्विरायेति क्षयत् विराय भरामहे भरामहे प्रप्रभरामहे मतिं मतिं भरामहे प्रप्रभरामहे मतिं भरामहे मतिं मतिं भरामहे भरामहे मतिं माते मेते मतिं यथा नो नो यथा यथा नश्यगुंशन्नो यथा यथा नश्यं नश्यगुंशन्नो नश्यमसद सच्छन्नो नश्यमसत् समसद सच्छगुंसमसद्विपदे द्विपदे असच्छगुंसमसद्विपदे असद्विपदे द्विपदे असद सद्विपदे चतुष्पदे चतुष्पदे द्विपदे असद सद्विपदे चतुष्पदे द्विपदे चतुष्पदे चतुष्पदे द्विपदे द्विपदे चतुष्पदे विश्वं विश्वं चतुष्पदे द्विपदे द्विपदे चतुष्पदे विश्वं द्विपद इति द्विपदे चतुष्पदे विश्वं विश्वं चतुष्पदे चतुष्पदे विश्वं पुष्टं पुष्टं विश्वं चतुष्पदे चतुष्पदे विश्वं पुष्टं चतुष्पद इति चतुः पदे पुष्टं पुष्टं विश्वं विश्वं पुष्टं ग्रामे ग्रामे पुष्टं विश्वं विश्वं पुष्टं ग्रामे पुष्टं ग्रामे ग्रामे पुष्टं पुष्टं ग्रामे अस्मिन् अस्मिन् ग्रामे पुष्टं पुष्टं ग्रामे अस्मिन् ग्रामे अस्मिन् अस्मिन् ग्रामे ग्रामे अस्मिन् ननातुरमनातुरमस्मिन् ग्रामे ग्रामे अस्मिन् ननातुरम् अस्मिन् ननातुरमनातुरमस्मिन् अस्मिन् ननातुरम् नातुरमित्यनातुरम् मृडानो नो मृड मृडानो रुद्र रुद्रनो मृड मृडानो रुद्र रुद्र रुद्रनो नो रुद्रोतोत रुद्रनो नो रुद्रोत रुद्रोतोत रुद्र रुद्रोत नो न उत रुद्र रुद्ररुद्रोतनः उतोतनोमयो नो नोमयस्कृधि कृधिमयो नो नोमयस्कृधि कृधि कृधिमयोमयस्कृधि क्षयद्वीराय क्षयद्वीराय कृधिमयोमयस्कृधि क्षयद्वीराय क्षयद्वीराय क्षयद्वीराय कृधि कृधि क्षयद्वीराय नमसा नमसा क्षयद्वीराय कृधि कृधि क्षयद्वीराय नमसा क्षयद्वीराय नमसा नमसा क्षयद्वीराय क्षयद्वीराय नमसा विधेम विधेम नमसा क्षयद्वीराय क्षयद्वीराय नमसा विधेम क्षयद्वीरायेति क्षयद् वीराय नमसा विधेम विधेम नमसा नमसा विधेम ते ते विधेम नमसा नमसा विधेम ते विधेम विधेम ते रुद्र भावितो भावितो रुद्र नो रुद्रभामितः रुद्रभामितो भामितो रुद्र रुद्रभामितो वधेर्वधेर्भामितो रुद्र रुद्रभामितो वधेर्वधेर्भामितो भामितो वधेर्हविष्मन्तो हविष्मन्तो वधेर्भामितो भामितो वधेर्हविष्मन्तः वधेर्हविष्मन्तो हविष्मन्तो वधेर्वधेर्हविष्मन्तो नमसा नमसा हविष्मन्तो वधेर्वधेर्हविष्मन्तो नमसा हविष्मन्तो नमसा नमसा हविष्मन्तो हविष्मन्तो नमसा विधेम विधेम नमसा हविष्मन्तो हविष्मन्तो नमसा विधेम नमसा विधेम विधेम नमसा नमसा विधेम ते ते विधेम नमसा नमसा विधेम ते ते ते विधेम विधेम ते हरिते आराते त आराधाराते गोघ्ने गोघ्ने त आराधाराते गोघ्ने गोघ्ने गोघ्ने ते ते गोघ्न उदोत गोघ्ने ते ते गोघ्न उदोत गोघ्ने गोघ्न उत पुरुषघ्ने पुरुषघ्न उत गोघ्ने गोघ्न उत पुरुषघ्ने गोघ्न इति गोघ्ने पुरुषघ्ने पुरुषघ्न उदोत पुरुषघ्ने क्षेत्वीराय क्षेत्वीराय पुरुषघ्न उदोत पुरुषघ्ने क्षेत्वीराय पुरुषघ्ने क्षेत्वीराय क्षेत्वीराय पुरुषघ्ने पुरुषघ्ने क्षेत्वीराय सुम्रगो सुम्रं क्षेत्वीराय पुरुषघ्ने पुरुषघ्ने क्षेत्वीराय सुम्रं पुरुषघ्न इति पुरुषघ्ने क्षेत्वीराय सुम्रगो सुम्रं क्षेत्वीराय क्षेत्वीराय सुम्रमस्मे अस्मे सुम्रं क्षेत्वीराय क्षेत्वीराय सुम्रमस्मे क्षेत्वीरायेति क्षयत् वीराय सुम्रमस्मे अस्मे सुम्रगो सुम्रमस्मे ते ते अस्मे सुम्रगो सुम्रमस्मे ते ते ते अस्मे अस्मे ते अस्त्वस्तु ते अस्मे अस्मे ते अस्तु अस्मे इत्यस्मे अस्त्वस्तु ते ते अस्तु अस्त्वेत्यस्तु रक्ष रक्ष जनो नश्च रक्ष रक्ष जनः जनो नश्च जनो अध्यधिनश्च जनो अधि अध्यधिनो नो अधि चाधिनो नो अधि च अधि चाध्यधि च देव देव चाध्यधि च देव देव देव च देव ब्रूहि ब्रूहि देव च देव ब्रूहि देव ब्रूहि ब्रूहि देव देव ब्रूह्यधाध ब्रूहि देव देव ब्रूह्यधा ब्रूह्यधाध ब्रूहि ब्रूह्यधाध ब्रूहि ब्रूह्यधा च अधा च चाधाधा च नो नश्चाधाधा च नः नश्च जनः शर्म शर्म नश्च जनः शर्म शर्म शर्म नो नः शर्म यच्छ यच्छ शर्म नो नः शर्म यच्छ शर्म यच्छ यच्छ शर्म शर्म यच्छ द्विबर्हात् द्विबर्हा यच्छ शर्म शर्म यच्छ द्विबर्हा यच्छ यच्छ द्विबर्हा इति द्विबर्हा स्तुहि श्रुतग्व श्रुतग्व स्तुहि स्तुहि श्रुतङ्गत्त सदङ्गत्त सदग्व श्रुतग्व स्तुहि स्तुहि श्रुतङ्गत्त सदम् श्रुतङ्गत्त सदङ्गत्त सदग्व श्रुतग्व श्रुतङ्गत्त सदं युवानं युवानं गत्त सदग्व श्रुतग्व श्रुतङ्गत्त सदं युवानं गत्त सदं युवानं युवानं गत्त सदं गत्त सदं युवानं मृगं मृगं युवानं गत्त सदं गत्त सदं युवानं मृगम् सदमिति गत्त सदम् युवानं मृगं मृगं युवानं युवानं मृगन्नन मृगं युवानं युवानं मृगन्न मृगन्नन मृगं मृगन्न भीमं भीमन्न मृगं मृगन्न भीमन्न भीमं भीमन्नन भीममुपहत्नुमुपहत्नुं भीमन्नन भीममुपहत्नुं भीममुपहत्नुमुपहत्नुं भीमं भीममुपहत्नुमुग्रमुग्रमुपहत्नुं भीमं भीममुपहत्नुमुग्रम् उपहत्नुमुग्रमुग्रमुपहत्नुमुपहत्नुमुग्रम् उग्रमित्युग्रम् मृडा चरित्रे चरित्रे मृड मृडा चरित्रे रुद्र रुद्र चरित्रे मृड मृडा चरित्रे रुद्र चरित्रे रुद्र रुद्र चरित्रे चरित्रे रुद्रस्तवानस्तवानो रुद्र चरित्रे चरित्रे रुद्रस्तवानः रुद्रस्तवानस्तवानो रुद्र रुद्रस्तवानो अन्यमन्यग्स्तवानो रुद्र रुद्रस्तवानो अन्यम् स्तवानो अन्यमन्यग्स्तवानस्तवानो अन्यन्ते ते अन्यग्स्तवानस्तवानो अन्यन्ते अन्यन्ते ते अन्यमन्यन्ते अस्मदस्मत्ते अन्यमन्यन्ते अस्मत् अस्मदस्मत्ते ते अस्मन्निन्यस्मत्ते ते अस्मन्नि अस्मन्निन्यस्मदस्मन्निव पन्तु वपन्तुन्यस्मदस्मन्निव पन्तु वपन्तु वपन्तुनिव पन्तु सेनाः सेना वपन्तुनिव पन्तु सेनाः वपन्तु सेनाः सेना वपन्तु वपन्तु सेनाः सेना इति सेना हरिणो नः नः परिपरिणो रुद्रस्य रुद्रस्य नः परिपरिणो रुद्रस्य रुद्रस्य रुद्रस्य नो नो रुद्रस्य हेतिर्हेति रुद्रस्य नो नो रुद्रस्य हेतिः रुद्रस्य हेतिर्हेति रुद्रस्य रुद्रस्य हेतिर्वृणक्तु वृणक्तु हेति रुद्रस्य रुद्रस्य हेतिर्वृणक्तु हेतिर्वृणक्तु वृणक्तु हेतिर्हेतिर्वृणक्तु परिपरि वृणक्तु हेतिर्हेतिर्वृणक्तु परि वृणक्तु परिपरि वृणक्तु वृणक्तु परित्वेषस्य त्वेषस्य परिवृणक्तु वृणक्तु परित्वेषस्य त्वेषस्य त्वेषस्य परिपरित्वेषस्य दुर्मतिर्दुर्मतिस्त्वेषस्य परिपरित्वेषस्य दुर्मतिः त्वेषस्य दुर्मतिर्दुर्मतिस्त्वेषस्य त्वेषस्य दुर्मतिरघायोरघायोर्दुर्मतिस्त्वेषस्य त्वेषस्य दुर्मतिरघायोर्मतिरघायोरघायोर्दुर्मतिर्दुर्मतिरघायो मतिरिति दोः मतिः घायोरित्यघायोस्थिरा स्थिरा वावस्थिरा मघवद्भ्यो मघवद्भ्य स्थिरा वावस्थिरा मघवद्भ्यः मघवद्भ्यो मघवद्भ्य स्थिरा स्थिरा मघवद्भ्यस्तनुष्वतनुष्व मघवद्भ्यस्थिरा स्थिरा मघवद्भ्यस्तनुष्व मघवद्भ्यस्तनुष्वतनुष्व मघवद्भ्यो मघवद्भ्यस्तनुष्व मेढ्वो मेढ्वस्तनुष्व मघवद्भ्यो मघवद्भ्यस्तनुष्व मेढ्वः मघवद्भ्य इति मघवद्भ्यः तनुष्वमेढ्वो मेढ्वस्तनुष्वतनुष्व मेढ्वस्तोकाय तोकाय मेढ्वस्तनुष्वतनुष्व मेढ्वस्तोकाय मेढ्वस्तोकाय तोकाय मेढ्वो मेढ्वस्तोकाय तनयाय तनयाय तोकाय मेढ्वो मेढ्वस्तोकाय तनयाय तोकाय तनयाय तनयाय तोकाय तोकाय तनयाय मृडय मृडय तनयाय तोकाय तोकाय तनयाय मृडय तनयाय मृडय मृडय तनयाय तनयाय मृडय मृडयेति मृडया मेढुष्टम शिवतम शिवतम मेढुष्टम मेढुष्टम शिवतम शिव शिव शिवतम मेढुष्टम मेढुष्टम शिवतम शिवः मेढुष्टमेति मेढुः तम शिवतम शिव शिव शिवतम शिवतम शिवो नो नः शिव शिवतम शिवतम शिवो नः शिवतमेति शिव तम शिवो नो नः शिव शिव नः सुमना सुमना नः शिव शिव नः सुमना सुमना सुमना नो नः सुमना भव भव सुमना नो नः सुमना भव सुमना भव भव सुमना सुमना भव सुमना इति सुमना भवेति भव परमे वृक्षे वृक्षे परमे परमे वृक्ष आयुधमायुधम् वृक्षे परमे परमे वृक्ष आयुधम् वृक्ष आयुधमायुधम् वृक्षे वृक्ष आयुधम् निधाय निधायायुधम् वृक्षे वृक्ष आयुधम् निधाय आयुधम् निधाय निधायायुधमायुधम् निधाय कृत्यम् कृत्यम् निधायायुधमायुधम् निधाय कृत्यम् निधाय कृत्यम् कृत्यम् निधाय निधाय कृत्यम् वसा नो वसानः कृत्यम् निधाय निधाय कृत्यम् वसा नः निधायेति निधाय कृत्यम् वसा नो वसानः कृत्यम् कृत्यम् वसा न आवसानः कृत्यम् कृत्यम् वसा न आवसानो वसान आचरचरावसानो वसान आचराचर चराचर पिनाकम् पिनाकम् चराचर पिनाकम् चर पिनाकम् पिनाकम् चरचर पिनाकम् बिभ्रत् बिभ्रत् पिनाकम् चरचर पिनाकम् बिभ्रत् पिनाकम् बिभ्रत् बिभ्रत् पिनाकम् पिनाकम् बिभ्रदा बिभ्रत् पिनाकम् पिनाकम् बिभ्रदा बिभ्रत् बिभ्रदा गहि गह्या बिभ्रत् बिभ्रदा गहि गहि गह्या गहि गहेति गहि विलोहित विलोहित विकिरित विकिरित विलोहित नमो नमो विलोहित विकिरित विकिरित विलोहित नमः विकिरिदे दिवि किरिदा विलोहित नमो नमो विलोहित विलोहित नमस्ते दे नमो विलोहित विलोहित नमस्ते विलोहिते दिवि लोहिता नमस्ते दे नमो नमस्ते अस्वस्तु दे नमो नमस्ते अस्तु दे अस्वस्तु दे दे अस्तु भगवो भगवो अस्तु दे दे अस्तु भगवः भगवो भगवो अस्वस्तु भगवः भगव इति भगवः यास्ते ते यास्ते सहस्रको सहस्रं ते यास्ते सहस्रं ते सहस्रको सहस्रं ते ते सहस्रको हेतयो हेतयः सहस्रं ते ते सहस्रको हेतयः सहस्रको हेतयो हेतयः सहस्रको सहस्रको हेतयोऽन्यमन्यको हेतयः सहस्रको सहस्रको हेतयोऽन्यम् हेतयोऽन्यमन्यको हेतयो हेतयोऽन्यमस्मदस्मदन्यको हेतयो हेतयोऽन्यमस्मद् अन्यमस्मदस्मदन्यमन्यमस्मन्निन्यस्मदन्यमन्यमस्मन्नि अस्मन्निन्यस्मदस्मन्निव पन्तु वपन्तु न्यस्मदस्मन्निव पन्तु निवपन्तु वपन्तुनि निवपन्तुतास्ताव पन्तुनि निवपन्तुतास्ताव पन्तु वपन्तुता इति ता सहस्राणि सहस्रधा सहस्रधा सहस्राणि सहस्राणि सहस्रधा बाहुवोर्बाहुवोः सहस्रधा सहस्राणि सहस्राणि सहस्रधा बाहुवो बाहुवोर्बाहुवोः सहस्रधा सहस्रधा बाहुवोस्तव तव बाहुवोः सहस्रधा सहस्रधा बाहुवोस्तव सहस्रधेति सहस्राधा बाहुवोस्तव तव बाहुवो बाहुवोस्तव हेतयो हेतयस्तव बाहुवोर्बाहुवोस्तव हेतयः हेतयो हेतयस्तव तव हेतयः हेतय इति हेतयः तासामीशान ईशानस्तासाम् तासामीशानो भगवो भगव ईशानस्तासाम् तासामीशानो भगवः ईशानो भगवो भगव ईशान ईशानो भगवः पराचीना पराचीना भगव ईशान ईशानो भगवः पराचीना पराचीना पराचीना भगवो भगवः पराचीना मुखा मुखा पराचीना भगवो भगवः पराचीना मुखा भगव इति भग पराचीना मुखा मुखा पराचीना पराचीना मुखा क्रधे क्रधे मुखा पराचीना पराचीना मुखा क्रधे क्रधे क्रधे मुखा मुखा क्रधे क्रधे ते क्रधे सहस्राणि सहस्रश सहस्रश सहस्राणि सहस्राणि सहस्रशो ये ये सहस्रश सहस्राणि सहस्राणि सहस्रशो ये सहस्रशो ये ये सहस्रश सहस्रशो ये रुद्रा रुद्रा ये सहस्रश सहस्रशो ये रुद्रा सहस्रश इति सहस्राक्षः रुद्रा रुद्रा ये ये रुद्रा अध्यधि रुद्रा ये ये रुद्रा अधि रुद्रा अध्यधि रुद्रा रुद्रा अधि भूम्याम् भूम्यामधि रुद्रा रुद्रा अधि भूम्याम् भूम्याम् भूम्यामध्यधि भूम्याम् भूम्यामिति भूम्याम् शाकुं सहस्रयोजने सहस्रयोजने तेषाम् ते शाकुं सहस्रयोजने वाव सहस्रयोजने तेषाम् ते शाकुं सहस्रयोजने वास्रयोजने वाव सहस्रयोजने सहस्रयोजने वधन्वानि धन्वान्यव सहस्रयोजने सहस्रयोजने वधन्वानि सहस्रयोजन इति सहस्रयोजने धन्वानि धन्वान्यवा वधन्वानि धन्मसि धन्मसि धन्वान्यवा वधन्वानि धन्मसि धन्वानि धन्मसि धन्मसि धन्वानि धन्वानि धन्मसि धन्मसीति धन्मसि अस्मिन् महति महत्यस्मिन्नस्मिन् महत्यर्णवे नवे महत्यस्मिन्नस्मिन् महत्यर्णवे महत्यर्णवे महति महत्यर्णवेन्दरिक्षेन्दरिक्षेर्णवे महति महत्यर्णवेन्दरिक्षेन्दरिक्षेर्णवेन्दरिक्षे भवा भवा अन्तरिक्षेर्णवेर्णवेन्दरिक्षे भवाक्षे भवा भवा अन्तरिक्षेन्दरिक्षे भवा अध्यधि भवा अन्तरिक्षेन्दरिक्षे भवा अधि भवा अध्यधि भवा भवा अधि अधीत्यधि नीलग्रीवा श्रीकण्ठा श्रीकण्ठा नीलग्रीवा नीलग्रीवा श्रीकण्ठा शर्वा शर्वा श्रीकण्ठा नीलग्रीवा नीलग्रीवा श्रीकण्ठा शर्वा नीलग्रीवा इति नीलग्रीवः श्रीकण्ठा शर्वा शर्वा श्रीकण्ठा श्रीकण्ठा शर्वा अधोध शर्वा श्रीकण्ठा श्रीकण्ठा शर्वा अधः श्रीकण्ठा इति श्रीकण्ठः शर्वा अधोध शर्वा शर्वा अधः क्षमाचराः क्षमाचरा अध शर्वा शर्वा अधः क्षमाचराः क्षमाचराः क्षमाचरा अधोध क्षमाचरा क्षमाचरा इति क्षमाचराः नीलग्रीवा श्रीकण्ठा श्रीकण्ठा नीलग्रीवा नीलग्रीवा श्रीकण्ठा दिवं दिवगो श्रीकण्ठा नीलग्रीवा नीलग्रीवा श्रीकण्ठा दिवं नीलग्रीवा इति नीलग्रीवः श्रीकण्ठा दिवं दिवगो श्रीकण्ठा श्रीकण्ठा दिवगो रुद्रा रुद्रा दिवगो श्रीकण्ठा श्रीकण्ठा दिवगो रुद्रा श्रीकण्ठा इति श्रीति कण्ठः रुद्रा रुद्रा दिवं दिवगो रुद्रा उपश्रिता उपश्रिता रुद्रा दिवं दिवगो रुद्रा उपश्रिता रुद्रा उपश्रिता उपश्रिता रुद्रा रुद्रा उपश्रिता उपश्रिता इत्युपाश्रिता हे वृक्षेषु वृक्षेषु जय जय वृक्षेषु तस्मिञ्जरास्तस्मिञ्जरा वृक्षेषु जय जय वृक्षेषु तस्मिञ्जरा वृक्षेषु तस्मिञ्जरास्तस्मिञ्जरा वृक्षेषु वृक्षेषु तस्मिञ्जरा नीलग्रीवा नीलग्रीवास्तस्मिञ्जरा वृक्षेषु वृक्षेषु तस्मिञ्जरा नीलग्रीवास्तस्मिञ्जरा नीलग्रीवा नीलग्रीवास्तस्मिञ्जरास्तस्मिञ्जरा नीलग्रीवा विलोहिता विलोहिता नीलग्रीवास्तस्मिञ्जरास्तस्मिञ्जरा नीलग्रीवा विलोहिता नीलग्रीवा विलोहिता विलोहिता नीलग्रीवा नीलग्रीवा विलोहिता नीलग्रीवा इति नीलग्रीवाः विलोहिता इति वि लोहितः ये भूतानां भूतानां ये ये भूतानामधिपतयोधिपतयो भूतानां ये ये भूतानामधिपतयः भूतानामधिपतयोधिपतयो भूतानां भूतानामधिपतयो विशिखासो विशिखासोऽधिपतयो भूतानां भूतानामधिपतयो विशिखासः अधिपतयो विशिखासो विशिखासोऽधिपतयोऽधिपतयो विशिखासः कवर्दिनः कवर्दिनो विशिखासोऽधिपतयोऽधिपतयो विशिखासः कवर्दिनः अधिपतय इत्यधिपतयः विशिखासः कवर्दिनः कपर्दिनो विशिखासो विशिखासः कपर्दिनः शिखासः कपर्दिन इति कपर्दिनः अन्येष्वन्येषु ये ये अन्येषु विविध्यन्ति विविध्यन्त्यन्येषु ये ये अन्येषु विविध्यन्ति अन्येषु विविध्यन्ति विविध्यन्त्यन्येष्वन्येषु विविध्यन्ति पात्रेषु पात्रेषु विविध्यन्त्यन्येष्वन्येषु विविध्यन्ति पात्रेषु विविध्यन्ति पात्रेषु पात्रेषु विविध्यन्ति विविध्यन्ति पात्रेषु पिबतः पिबतः पात्रेषु विविध्यन्ति विविध्यन्ति पात्रेषु पिबतः विविध्यन्तीति विविध्यन्ति पात्रेषु पिबतः पिबतः पात्रेषु पात्रेषु पिबतो जनाञ्जनान् पिबतः पात्रेषु पात्रेषु पिबतो जनान् पिबतो जनाञ्जनान् पिबतः पिबतो जनान् जनान् ये पथाम् पथाय ये ये पथाम् पथिरक्षयः पथिरक्षयः पथाय ये ये पथाम् पथिरक्षयः पथिरक्षयः पथिरक्षयः पथाम् पथाम् पथिरक्षय ऐलवृदा ऐलवृदाः पथिरक्षयः पथाम् पथाम् पथिरक्षय ऐलवृदा पथिरक्षय ऐलवृदा ऐलवृदाः पथिरक्षयः पथिरक्षय ऐलवृदा यव्युधो यव्युध ऐलवृदा पथिरक्षयः पथिरक्षय ऐलवृदा यव्युधा पथिरक्षय इति पथि रक्षयः ऐलवृदा यव्युधो यव्युध ऐलवृदा ऐलवृदा यव्युधः यव्युध इति यव्युधः तीर्थानि तीर्थानि ये ये तीर्थानि प्रजरन्ति प्रजरन्ति तीर्थानि ये ये तीर्थानि प्रजरन्ति तीर्थानि प्रजरन्ति प्रजरन्ति तीर्थानि तीर्थानि प्रजरन्ति सृगावन्तः सृगावन्तः प्रजरन्ति तीर्थानि तीर्थानि प्रजरन्ति सृगावन्तः प्रजरन्ति सृगावन्तः सृगावन्तः प्रजरन्ति प्रजरन्ति सृगावन्तो निषङ्गिणो निषङ्गिणः सृगावन्तः प्रजरन्ति प्रजरन्ति सृगावन्तो निषङ्गिणः प्रचरन्तीति प्राचरन्ति सृगावन्तो निषङ्गिणो निषङ्गिणः सृगावन्तः सृगावन्तो निषङ्गिणः सृगावन्त इति सृगावन्तः निषङ्गिण इति निसङ्गिनः एतावन्त एतावन्तो येय एतावन्तश्च चैतावन्तो येय एतावन्तश्च एतावन्तश्च चैतावन्त एतावन्तश्च भूयागुंसो भूयागुंसश्चैतावन्त एतावन्तश्च भूयागुंसः भूयागुंसो भूयागुंसश्च च भूयागुंसश्च च भूयागुंसश्च च भूयागुंसश्च भूयागुंसश्च च भूयागुंसो भूयागुंसश्च दिशो दिशश्च भूयागुंसो भूयागुंसश्च दिशः दिशो दिशश्च च दिशो रुद्रा रुद्रा दिशश्च दिशो रुद्रा दिशो रुद्रा रुद्रा दिशो दिशो रुद्राविदस्थिरे विदस्थिरे रुद्रा दिशो दिशो रुद्राविदस्थिरे रुद्राविदस्थिरे विदस्थिरे रुद्रा रुद्राविदस्थिरे विदस्थिर इति विदस्थिरे देशागुंसहस्रयोजने सहस्रयोजने तेषां देशागुंसहस्रयोजने भावसहस्रयोजने तेषां देशागुंसहस्रयोजने सहस्रयोजने भावसहस्रयोजने सहस्रयोजने वधन्वानि धन्वान्यवसहस्रयोजने सहस्रयोजने वधन्वानि सहस्रयोजन इति सहस्रयोजने धन्वानि धन्वान्यवावधन्वानि धन्मसि धन्मसि धन्वान्यवावधन्वानि धन्मसि धन्वानि धन्मसि धन्मसि धन्वानि धन्वानि धन्मसि धन्मसीति धन्मसि नमो रुद्रेभ्यो रुद्रेभ्यो नमो नमो रुद्रेभ्यो ये ये रुद्रेभ्यो नमो नमो रुद्रेभ्यो ये रुद्रेभ्यो ये ये रुद्रेभ्यो रुद्रेभ्यो ये पृथिव्यां पृथिव्यां ये रुद्रेभ्यो रुद्रेभ्यो ये पृथिव्यां पृथिव्यां ये ये पृथिव्यां ये ये पृथिव्यां ये ये पृथिव्यां ये पृथिव्यां ये ये पृथिव्यां पृथिव्यां येन्दरिक्षेन्दरिक्षे ये पृथिव्यां पृथिव्यां येन्दरिक्षे येन्दरिक्षेन्दरिक्षे ये येन्दरिक्षे येन्दरिक्षे ये येन्दरिक्षे येन्दरिक्षे ये येन्दरिक्षेन्दरिक्षे ये दिवि दिवि येन्दरिक्षेन्दरिक्षे ये दिवि ये दिवि दिवि ये दिवि येषां येषां दिवि ये दिवि येषां दिवि येषां येषां दिवि दिवि येषामन्नमन्नं येषां दिवि दिवि येषामन्नं येषामन्नमन्नं येषां येषामन्नं वातो वातोऽन्नं येषां येषामन्नं वातः अन्नं वातो वातोऽन्नमन्नं वातो वरुषं वरुषं वातोऽन्नमन्नं वातो वरुषं वातो वरुषं वरुषं वातो वातो वर्षमिषव इषवो वर्षं वातो वातो वर्षमिषवः वर्षमिषव इषवो वर्षं वर्षमिषवस्तेभ्यस्तेभ्य इषवो वर्षं वर्षमिषवस्तेभ्यः ेभ्यस्तेभ्य इषव इषवस्तेभ्यो दश दशतेभ्य इषव इषवस्तेभ्यो दश एभ्यो दश दशतेभ्यस्तेभ्यो दश प्राचेः प्राचेर्दशतेभ्यस्तेभ्यो दश प्राचेः प्राचेः प्राचेर्दश दश प्राचेर्दश दश प्राचेर्दश दश प्राचेर्दश प्राचेर्दश दश प्राचेः प्राचेर्दश दक्षिणा दक्षिणा दश प्राचेः प्राचेर्दश दक्षिणा दश दक्षिणा दक्षिणा दश दश दक्षिणा दश दश दक्षिणा दश दश दक्षिणा दश दक्षिणा दश दश दक्षिणा दक्षिणा दश प्रदेजेः प्रदेजेर्दश दक्षिणा दक्षिणा दश प्रदेजेः दश प्रदेजेः प्रदेजेर्दश दश प्रदेजेर्दश दश प्रदेजेर्दश दश प्रदेजेर्दश प्रदेजेर्दश दश प्रदेजेः प्रदेजेर्दशोदेचेरुदेचेर्दश प्रदेजेः प्रदेजेर्दशोदेचेर्दशोदेचेर्दशदशोदेचेर्दशदशोदेचेर्दश उदेचेर्दशदशोदेचेरुदेचेर्दशोर्ध्वा ऊर्ध्वादशोदेचेरुदेचेर्दशोर्ध्वार्ध्वा ऊर्ध्वादशदशोर्ध्वास्तेभ्य ऊर्ध्वादशदशोर्ध्वास्तेभ्यः ऊर्ध्वास्तेभ्यस्तेभ्य ऊर्ध्वा ऊर्ध्वास्तेभ्यो नमो नमस्तेभ्य ऊर्ध्वा ऊर्ध्वास्तेभ्यो नमः तेभ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्ते ते नमस्तेभ्यस्तेभ्यो नमस्ते नमस्ते ते नमो नमस्ते नो नस्ते नमो नमस्ते नः नस्ते तेनो मृडयन्तु मृडयन्तु नस्ते तेनो मृडयन्तु नो मृडयन्तु मृडयन्तु नो नो मृडयन्तु ते ते मृडयन्तु नो नो मृडयन्तु ते ते ते मृडयन्तु मृडयन्तु ते यं यं ते मृडयन्तु मृडयन्तु ते यं ते यं यं ते तेजं विष्मो विष्मो यं ते तेजं विष्मः विष्मोद्विष्मोयश्च च यो द्विष्मोद्विष्मोयश्च यश्च नानश्च योयश्च नः नानश्च च नो द्वेष्टि द्वेष्टिनश्च च नो द्वेष्टि द्वेष्टि द्वेष्टि नानाद्वेष्टितं तं द्वेष्टि नानाद्वेष्टितं द्वेष्टितं तं द्वेष्टि द्वेष्टितं वो वस्तं द्वेष्टि द्वेष्टितं वः वो वस्तं तं वो जम्भे जम्भे वस्तं तं वो जम्भे वो जम्भे जम्भे वो वो जम्भे दधामि दधामि जम्भे वो वो जम्भे दधामि दधामि दधामि जम्भे जम्भे दधामि दधामि दधामि इति चतुर्थकाण्डे पञ्चमप्रश्नस्य घनपाठः समाप्तः।